अथ पञ्चमकाण्डे तृतीयप्रश्नस्य घनपाठः आरम्भः। यज्ञो यज्ञ एवैव यज्ञस्तस्मै तस्मै यज्ञ एवैव यज्ञस्तस्मै यज्ञस्तस्मै तस्मै यज्ञो यज्ञस्तस्मै भेषजम् भेषजम् तस्मै यज्ञो यज्ञस्तस्मै भेषजम् तस्मै भेषजम् भेषजम् तस्मै भेषजम् करोति करोति भेषजम् तस्मै भेषजम् करोति भेषजम् करोति करोति भेषजम् भेषजम् करोति कर्तव्याः करोति भेषजम् भेषजम् करोति कर्तव्याः कर्तव्या कर्तव्याः करोति करोति कर्तव्या उपोपाकर्तव्याः करोति करोति कर्तव्या उपाकर्तव्या उपोपाकर्तव्या कर्तव्या उपदधाति दधात्युपाकर्तव्या कर्तव्या उपदधाति दधाति दधात्युपोपदधात्युर्दूनामृतूनाम् दधात्युपोपदधात्युर्दूनाम्दूनाम् दधाति दधात्युर्दूनाङ्गृत्यैकृत्याकृतूनाम् दधाति दधात्युर्दूनाङ्गृत्यैकृत्याकृतूनामृतूनाङ्गृत्यै पञ्च पञ्च कृत्यार्तूनामृतूनाङ्गृत्यै पञ्च पञ्च पञ्च कृत्यैकृत्यै पञ्चोपोपञ्च कृत्यैकृत्यै पञ्चोप पञ्चोपोप पञ्च पञ्चोप दधाति दधात्युपपञ्च पञ्चोप दधाति उपदधाति दधात्युपोप दधाति पञ्च पञ्च दधात्युपोप दधाति पञ्च दधाति पञ्च पञ्च दधाति पञ्च वै वै पञ्च दधाति पञ्च वै पञ्च वै वै पञ्च पञ्च वा कृतव कृतभो वै पञ्च पञ्च वा कृतवः कृतव कृतभो वै वा कृतभो यावन्तो यावन्त कृतभो वै वा कृतभो यावन्तः कृतभो यावन्तो यावन्त कृतव कृतभो यावन्त एवैव यावन्त कृतव कृतभो यावन्त एव यावन्त एवैव यावन्तो यावन्त एवर्तव कृतव एव यावन्तो यावन्त एवर्तवः एवर्तव कृतव एवैवर्तवस्तानृतव एवैवर्तवस्तानृतव कृतवस्तान् कल्पयति कल्पयति तानृतव कृतवस्तान् कल्पयति कल्पयति कल्पयति तागुस्तान् कल्पयति समानप्रभृतयः समानप्रभृतयः कल्पयति तागुस्तान् कल्पयति समानप्रभृतयः कल्पयति समानप्रभृतयः समानप्रभृतयः कल्पयति कल्पयति समानप्रभृतयो भवन्ति भवन्ति समानप्रभृतयः कल्पयति कल्पयति समानप्रभृतयो भवन्ति समानप्रभृतयो भवन्ति भवन्ति समानप्रभृतयः समानप्रभृतयो भवन्ति समानोदर्का समानोदर्का भवन्ति समानप्रभृतयः समानप्रभृतयो भवन्ति समानोदर्का समानप्रभृतय इति समाना प्रभृतयः समानोदर्का समानोदर्का भवन्ति भवन्ति समानोदर्कास्तस्मात् तस्मात् समानोदर्का भवन्ति भवन्ति समानोदर्कास्तस्मात् समानोदर्कास्तस्मात् तस्मात् समानोदर्काः समानोदर्कास्तस्मात् समानाः समानास्तस्मात् समानोदर्काः समानोदर्कास्तस्मात् समानाः समानोदर्का इति समाना उदर्काः तस्मात् समानाः समानास्तस्मात् तस्मात् समानाः कृतवतः समानास्तस्मात् तस्मात् समाना कृतवः समानार्थवर्तवस्समानास्समानार्थव एकेनैकेनर्तवः समानास्समानार्थव एकेन अथव एकेनैकेनर्तव कृतव एकेन पदेन पदेनैकेनर्तव कृतव एकेन पदेन एकेन पदेन पदेनैकेनैकेन पदेन व्यावर्तन्ते व्यावर्तन्ते पदेनैकेनैकेन पदेन व्यावर्तन्ते पदेन व्यावर्तन्ते व्यावर्तन्ते पदेन पदेन व्यावर्तन्ते तस्मात् तस्मात् व्यावर्तन्ते पदेन पदेन व्यावर्तन्ते तस्मात् व्यावर्तन्ते तस्मात् तस्मात् व्यावर्तन्ते व्यावर्तन्ते तस्मात् ऋतवर्तवस्तस्मात् व्यावर्तन्ते व्यावर्तन्ते तस्मात् ऋतवः व्यावर्तन्त इति वि आवर्तन्ते तस्मात् ऋतवर्तवस्तस्मात् तस्मात् ऋतवो व्यावर्तन्ते व्यावर्तन्त ऋतवस्तस्मात् तस्मात् ऋतवो व्यावर्तन्ते व्यावर्तन्ते व्यावर्तन्त ऋतवर्तवो व्यावर्तन्ते प्राणभृतः प्राणभृतो व्यावर्तन्त ऋतवर्तवो व्यावर्तन्ते प्राणभृतः व्यावर्तन्ते प्राणभृतः प्राणभृतो व्यावर्तन्ते व्यावर्तन्ते प्राणभृत उपोप प्राणभृतो व्यावर्तन्ते व्यावर्तन्ते प्राणभृत उप व्यावर्तन्त इति वि आवर्तन्ते प्राणभृत उपोप प्राणभृतः प्राणभृत उपदधाति दधात्युप प्राणभृतः प्राणभृत उपदधाति प्राणभृत इति प्राणभृतः दधाति दधात्युपोप दधात्युर्दुष्मृतुषु दधात्युपोप दधात्युर्दुषु दधात्युर्दुष्मृतुषु दधाति दधात्युदुष्वे वै वर्तुषु दधाति दधात्युदुष्वे वा वै वर्तुष्मृतुष् वर्तुष्वेव प्राणान् प्राणाने वर्तुश्रुतुष्वेव प्राणा प्राणान् प्राणानेवैव प्राणान् दधाति दधाति प्राणानेवैव प्राणान् दधाति प्राणान् दधाति दधाति प्राणान् प्राणान् दधाति तस्मात् तस्मात् दधाति प्राणान् प्राणान् दधाति तस्मात् प्राणानिति प्राणान् तस्मात् तस्मात् दधाति दधाति तस्मात् समानाः समानास्तस्मात् दधाति दधाति तस्मात् समानास्मात् समानाः समानास्तस्मात् तस्मात् समानाः सन्तः सन्तः समानास्तस्मात् तस्मात् समानाः सन्तः समानाः सन्तः सन्तः समानाः समानाः सन्धर्तवर्तवः सन्तः समानाः समानाः सन्धर्तवः सन्धर्तवर्तवः सन्तः सन्धर्तवो नरत्तवः सन्तः सन्धर्तवो नर्तवो नर्तवर्तवो न जीर्यन्ति जीर्यन्ति नर्तवर्तवो न जीर्यन्ति जीर्यन्ति जीर्यन्ति न जीर्यन्त्यथो अथो जीर्यन्ति न जीर्यन्त्यथो जीर्यन्त्यथो अथो जीर्यन्ति जीर्यन्त्यथो प्रप्राथो जीर्यन्ति जीर्यन्त्यथो प्राथो प्रप्राथो अथो प्रजनयति जनयति प्राथो अथो प्रजनयति अथो इत्यथो जनयति जनयति प्रप्रजनयत्येवैव जनयति प्रप्रजनयत्येव यत्येवैव जनयति जनयत्येवैनानेनानेव जनयति जनयत्येवैना एवैनानेनानेवैवैनानेष एष एनानेवैवैनानेषः एनानेष एष एनानेनानेष वैवा एष एनानेनानेष वै एष वैवा एष एष वै वायुर्वायुर्वा एष एष वै वायुः वै वायुर्वायुर्वै वै वायो यद्यद्वायुर्वै वै वायुर्यत् वायुर्यद्यद्वायुर्वायुर्यत् प्राणः प्राणो यद्वायुर्वायुर्यत् प्राणः प्राणः प्राणो यद्यत् प्राणो यद्यत् प्राणो यद्यत् प्राणो यत् प्राणो यद्यत् प्राणः प्राणो यदृतव्या यत् प्राणः प्राणो यदृतव्याः प्राण इति प्राणः यदृतव्या कृतव्या यद्यदृतव्या उपधायोपधाय तव्या यद्यदृतव्या उपधाय तव्या उपधायोपधाय तव्या अतव्या उपधाय प्राणभृत प्राणभृत उपधाय तव्या अतव्या उपधाय प्राणभृतः उपधाय प्राणभृतः प्राणभृत उपधायोपधाय प्राणभृत उपदधाच्युपदधाति प्राणभृत उपधायोपधाय प्राणभृत उपदधाति उपधायेत्युपाधाय प्राणभृत उपदधाच्युपदधाति प्राणभृतः प्राणभृत उपदधाति तस्मात् तस्मात् उपदधाति प्राणभृतः प्राणभृत उपदधाति तस्मात् प्राणभृत इति प्राणभृतः उपदधाति तस्मात् तस्मादुपदधाच्युपदधाति तस्मात् सर्वान् सर्वान् तस्मादुपदधाच्युपदधाति तस्मात् सर्वान् उपदधातीत्युपदधाति तस्मात् सर्वान् सर्वान् तस्मात् तस्मात् सर्वान् ऋतो ऋतोन् सर्वान् तस्मात् तस्मात् सर्वान् ऋतो सर्वान् ऋतो ऋतोन् सर्वान् सर्वान् ऋतो नन्वन् ऋतोन् सर्वान् सर्वान् ऋतो ननु ऋतो नन्वन् ऋतो ऋतो ननु वायुर्वायुरन् ऋतो ऋतो ननु वायुः वायुर्वायुरन्वनु वायुरा वायुरन्वनु वायुरा वायुरा वायुर्वायुरावरीवर्ति वरीवर्त्या वायुर्वायुरावरीवर्ति आवरीवर्ति वरीवर्त्या वरीवर्ति वृष्टिशनीर्वृष्टिशनीर्वरीवर्त्या वरीवर्त्यवृष्टिशनीवरीवर्ति वृष्टिशनीर्वृष्टिशनीर्वरीवर्ति वरीवर्ति वृष्टिशनीरूपोपवृष्टिशनीर्वरीवर्ति वरीवर्ति वृष्टिशनीरूपास्तिशनीरूपोपवृष्टिशनीर्वृष्टिशनीरुपदधाति वृष्टिशनीरुपदधाति दधात्युपोपदधाति वृष्टिं वृष्टिं दधात्युपोपदधाति वृष्टिं दधाति वृष्टिं वृष्टिं दधाति दधाति वृष्टिमेवैव वृष्टिं दधाति दधाति वृष्टिमेव वृष्टिमेवैव वृष्टिं वृष्टिमेवावैव वृष्टिं वृष्टिमेवा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे वरुन्धे रुन्धे वावरुन्धे यद्यद्रुन्धे वावरुन्धे यत् यद्यद्रुन्धे रुन्धे यदेक कथैकथा यद्रुन्धे रुन्धे यदे कथा यदे कथैकथा यद्यदे कथोपदध्यादुपदध्यादे कथा यद्यदे कथोपदध्यादुपदध्यादे कथैकथोपदध्यादेकमेकमुपदध्यादे कथैकथोपदध्यादेकम् एकमृतुमेकमृतुम् वर्षेत् वर्षेत् ऋतुमेकमेकमृतुम् वर्षेत् वर्षेत् वर्षेत् ऋतुमृतुम् वर्षेदनुपरिहारमनुपरिहारम् वर्षेत् ऋतुमृतुम् वर्षेदनुपरिहारम् वर्षेदनुपरिहारमनुपरिहारम् वर्षेत् वर्षेदनुपरिहारको साधयति साधयत्यनुपरिहारम् वर्षेत् वर्षेदनुपरिहारकम् साधयति अनुपरिहारकम् साधयति साधयत्यनुपरिहारमनुपरिहारकम् साधयति तस्मात् तस्मात् साधयत्यनुपरिहारमनुपरिहारकम् साधयति तस्मात् अनुपरिहारमित्यनु परिहारम् साधयति तस्मात् तस्मात् साधयति साधयति तस्मात् सर्वान् सर्वान् तस्मात् साधयति साधयति तस्मात् सर्वान् तस्मात् सर्वान् सर्वान् तस्मात् तस्मात् सर्वान् ऋतून् ऋतून् सर्वान् तस्मात् तस्मात् सर्वान् ऋतून् सर्वान् ऋतून् ऋतून् सर्वान् सर्वान् ऋतून् वर्षति वर्षत्युतून् सर्वान् सर्वान् ऋतून् वर्षति वर्षति वर्षत्युतून् ऋतून् वर्षति यद्यद्वर्षत्युतून् ऋतून् वर्षति यत् वर्षति यद्यद्वर्षति वर्षति यत्प्राणभृतः प्राणभृतो यद्वर्षति वर्षति यत्प्राणभृतः प्राणभृतः प्राणभृतो यद्यत्प्राणभृत उपधायोपधाय प्राणभृतो यद्यत् प्राणभृत उपधाय प्राणभृत उपधायोपधाय प्राणभृतः प्राणभृत उपधाय वृष्टिसनेर्वृष्टिसनेरुपधाय प्राणभृतः प्राणभृत उपधाय वृष्टिसनेः प्राणभृत इति प्राणभृतः उपधाय वृष्टिसनेर्वृष्टिसनेरुपधायोपधाय वृष्टिसनेरुपदधात्युपदधादि वृष्टिसनेरुपधायोपधाय वृष्टिसनेरुपदधादि उपधायेत्युपधाय वृष्टिसनेरुपदधात्युपदधाति वृष्टिसनेर्वृष्टिसनेरुपदधाति तस्मात् तस्मादुपदधाति वृष्टिसनेर्वृष्टिसनेरुपदधाति तस्मात् वृष्टिसनेरिति वृष्टिसनेः उपदधाति तस्मात् तस्मादुपदधात्युपदधाति तस्माद्वायुप्रच्युता वायुप्रच्युता तस्मादुपदधात्युपदधाति तस्माद्वायुप्रच्युतादधाति वायुप्रच्युता वायुप्रच्युता तस्मात् तस्माद्वायुप्रच्युता दिवो दिवो वायुप्रच्युता तस्मात् तस्माद्वायुप्रच्युता दिवः वायुप्रच्युता दिवो दिवो वायुप्रच्युता वायुप्रच्युता दिवो वृष्टिर्वृष्टिर्दिवो वायुप्रच्युता वायुप्रच्युता दिवो वृष्टिः वायुप्रच्युतेति वायुप्रच्युता वृष्टिर्वृष्टिर्दिवो दिवो वृष्टिरीर्तैर्ते वृष्टिर्दिवो दिवो वृष्टिरीर्ते ईर्ते वृष्टिर्वृष्टिरीर्ते पशवः पशव ईर्ते वृष्टिर्वृष्टिरीर्ते पशवः ईर्ते पशवः पशव ईर्त ईर्ते पशवो वै वै पशव ईर्त ईर्ते पशवो वै पशवो वै वै पशवः पशवो वै वयस्या वयस्या वै पशवः पशवो वै वयस्या वयस्या वयस्या वै वै वयस्या नानामनसो नानामनसो वयस्या वै वै वयस्या नानामनसः वयस्या नानामनसो नानामनसो वयस्या वयस्या नाना मनसः खलु खलु नानामनसो वयस्या वयस्या नानामनसः खलु नानामनसः खलु खलु नानामनसो नानामनसः खलु वै वै खलु नानामनसो नानामनसः खलु वै नानामनस इति नानामनसः खलु वै वै खलु खलु वै पशवः पशवो वै खलु खलु वै पशवः वै पशवः पशवो वै वै पशवो नानाव्रता नानाव्रता पशवो वै वै पशवो नानाव्रता पशवो नानाव्रता नानाव्रताः पशवः पशवो नानाव्रतास्ते ते नानाव्रताः पशवः पशवो नानाव्रतास्ते नानाव्रतास्ते ते नानाव्रता नानाव्रतास्ते वोमस्ते नानाव्रता नानाव्रतास्ते वः नानाव्रता इति नानाव्रता वोमस्ते देव एवैवापस्तेदेव एव एवैवापोप एवाभ्याप्येवापोप एवाभ्यैवाभिसमनसः समनसोऽभ्यैवाभिसमनसः समनसोऽयञ्यगो समनसः समनसोऽयं कामयेत कामयेत यगो समनसः समनसोऽयं कामयेत समनस इति सा मनसः यं कामयेत कामयेत यञ्यं कामयेत पशुरपशुः कामयेत यञ्यं कामयेत पशुः कामयेत पशुरपशुः कामयेत कामयेत पशुः स्यात् स्यात् पशुः कामयेत कामयेत पशुः स्यात् पशुः स्यात् स्यात् पशुरपशुः स्यादिति स्यात् पशुरपशुः स्यादिति स्यादिति स्यात् स्यादिति वयस्या वयस्या इति स्यात् स्यादिति वयस्या वयस्या इति वयस्यास्तस्य तस्य वयस्या इति वयस्यास्तस्य वयस्यास्तस्य तस्य वयस्या वयस्यास्तस्योपधायोपधाय तस्य वयस्या वयस्यास्तस्योपधायोपधाय तस्य तस्योपधाया पस्या अपस्या उपधाय तस्य तस्योपधाया पस्या पस्या अपस्या उपधायोपधाय पस्या उपोपापस्या उपधायोपधाय पस्या उपाधायेत्युपाध्याया उपोपापस्या अपस्या उपदध्याद्दध्यादुपापस्या अपस्या उपदध्याद्दध्यादुपोपदध्यादसं ज्ञानमसं ज्ञानं दध्यादुपोपदध्यादसं ज्ञानं दध्यादसं ज्ञानमसं ज्ञानं दध्याद्दध्यादसं ज्ञानमेवैवासं ज्ञानं दध्याद्दध्यादसं ज्ञानमेवासं ज्ञानमेवैवासं ज्ञानमसं ज्ञानमेवास्मा अस्मा एवासं ज्ञानमसं ज्ञानमेवास्मै ज्ञानमित्यसं ज्ञानम् एवास्मा अस्मा एवैवास्मै पशुभिः पशुभिरस्मा एवैवास्मै पशुभिः अस्मै पशुभिः पशुभिरस्मा अस्मै पशुभिः करोति करोति पशुभिरस्मा अस्मै पशुभिः करोति पशुभिः करोति करोति पशुभिः पशुभिः करोत्य पशुरपशुः करोति पशुभिः पशुभिः करोत्य पशुः पशुभिरिति पशुभिः करोत्य पशुरपशुः करोति करोत्य पशुरेवैवा पशुः करोति करोत्य पशुरेवा पशुरेवैवा पशुरपशुरेव भवति भवत्ये पशुरपशुरेव भवति एव भवति भवत्येवैव भवति यञ्यं भवत्येवैव भवति यं भवति यञ्यं भवति भवति यं कामयेत कामयेत यं भवति भवति यं कामयेत कामयेत कामयेत यञ्यं कामयेत पशुमान् पशुमान् कामयेत यञ्यं कामयेत पशुमान् कामयेत पशुमान् पशुमान् कामयेत कामयेत पशुमान् स्यात् स्यात् पशुमान् कामयेत कामयेत पशुमान् स्यात् पशुमान् स्यात् स्यात् स्यात् पशुमान् पशुमान् स्यादिति स्यात् पशुमान् पशुमान् स्यादिति पशुमानिति पशुमान् स्यादिति स्यात् स्यादित्यपस्या अपस्या इति स्यात् स्यादित्यपस्यापस्या अपस्या इतीत्यपस्यास्तस्य तस्यापस्या इतीत्यपस्यास्तस्यापस्यास्तस्य तस्यापस्या अपस्यास्तस्योपधायोपधाय तस्यापस्या अपस्यास्तस्योपधाय स्योपधायोपधाय तस्य तस्योपधाय वयस्या वयस्या उपधाय तस्य तस्योपधाय वयस्याधाय वयस्या वयस्या उपधायोपधाय वयस्या उपोपवयस्या उपधायोपधाय वयस्या उपधायेत्युपाधाय वयस्या उपोपवयस्या वयस्या उपदध्याद्दध्यादुपवयस्या वयस्या उपदध्याद्दध्यादुपोपदध्यात् सं ज्ञानगो सं ज्ञानं दध्यादुपोपदध्यात् सं ज्ञानम् ज्ञानगोसं ज्ञानं दध्यात्दध्यात्सं ज्ञानमेवयोसं ज्ञानं दध्यात्दध्यात्सं ज्ञानमेवासं ज्ञानमेवैव सं ज्ञानगोसं ज्ञानमेवास्मा अस्मा एव सं ज्ञानगोसं ज्ञानमेवास्मै सं ज्ञानमिति सं ज्ञानम् एवास्मास्मा एवैवास्मै पशुभिः पशुभिरस्मा एवैवास्मै पशुभिः अस्मै पशुभिः पशुभिरस्मा अस्मै पशुभिः करोति करोति पशुभिरस्मा अस्मै पशुभिः करोति पशुभिः करोति करोति पशुभिः पशुभिः करोति पशुमान् पशुमान् करोति पशुभिः पशुभिः करोति पशुमान् पशुभिरिति पशुभिः करोति पशुमान् पशुमान् करोति करोति पशुमानेवैव पशुमान् करोति करोति पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमा भवति भवत्येवैव भवति चतस्रश्चतस्रो भवत्येवैव भवति चतस्रः भवति चतस्रश्चतस्रो भवति भवति चतस्रः पुरस्तात् पुरस्तात् चतस्रो भवति भवति चतस्रः पुरस्तात् चतस्रः पुरस्तात् पुरस्ताच्चतस्रश्चतस्रः पुरस्तादुपोप पुरस्ताच्चतस्रश्चतस्रः पुरस्तादुपास्तादुपोप पुरस्तात् पुरस्तादुपदधाति दधात्युप पुरस्तात् पुरस्तादुपदधाति दधात्युपोपदधाति तस्मात् तस्मात् दधात्युपोपदधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मात् चत्वारि चत्वारि तस्मात् दधाति दधाति तस्मात् चत्वारि चत्वारि चत्वारि तस्मात् तस्मात् चत्वारि चक्षुषश्चक्षुषश्चत्वारि तस्मात् तस्मात् चत्वारि चक्षुषः चत्वारि चक्षुषश्चक्षुषश्चत्वारि चत्वारि चक्षुषो रूपाणि रूपाणि चक्षुषश्चत्वारि चत्वारि चक्षुषो रूपाणि चक्षुषो रूपाणि रूपाणि चक्षुषश्चक्षुषो रूपाणि द्वे द्वे रूपाणि चक्षुषश्चक्षुषो रूपाणि द्वे रूपाणि द्वे द्वे रूपाणि द्वे शुक्ले शुक्ले द्वे रूपाणि रूपाणि द्वे शुक्ले शुक्ले शुक्ले द्वे द्वे शुक्ले द्वे द्वे शुक्ले द्वे द्वे शुक्ले द्वे शुक्ले द्वे द्वे शुक्ले शुक्ले द्वे कृष्णे कृष्णे द्वे शुक्ले शुक्ले द्वे कृष्णे शुक्ले इति शुक्ले कृष्णे कृष्णे द्वे द्वे कृष्णे मूर्धन्वति कृष्णे द्वे द्वे कृष्णे मूर्धन्वति इति द्वे मूर्धन्वति ईर्मूर्धन्वति एः कृष्णे कृष्णे मूर्धन्वति ईर्भवन्ति भवन्ति मूर्धन्वति एः कृष्णे कृष्णे मूर्धन्वति ईर्भवन्ति कृष्णे मूर्धन्वति ईर्भवन्ति भवन्ति मूर्धन्वति ईर्मूर्धन्वति ईर्भवन्ति तस्मात् तस्मात् भवन्ति मूर्धन्वति ईर्मूर्धन्वति ईर्भवन्ति तस्मात् मूर्धन्वतीरिति मूर्धन्वति भवन्ति तस्मात् तस्मात् भवन्ति भवन्ति तस्मात् पुरस्तात् पुरस्तात् तस्मात् भवन्ति भवन्ति तस्मात् पुरस्तात् तस्मात् पुरस्तात् पुरस्तात् तस्मात् तस्मात् पुरस्तान्मूर्धा मूर्धा पुरस्तात् तस्मात् तस्मात् पुरस्तान्मूर्धा मूर्धा मूर्धा पुरस्तात् पुरस्तान्मूर्धा पञ्च पञ्च मूर्धा पुरस्तात् पुरस्तान्मूर्धा पञ्च मूर्धा पञ्च पञ्च मूर्धा मूर्धा पञ्च दक्षिणायां दक्षिणायां पञ्च मूर्धा मूर्धा पञ्च दक्षिणायां पञ्च दक्षिणायां दक्षिणायां पञ्च पञ्च दक्षिणाया विश्रोण्या विश्रोण्यां दक्षिणायां पञ्च पञ्च दक्षिणाया विश्रोण्या दक्षिणाया विश्रोण्या विश्रोण्यां दक्षिणायां दक्षिणाया विश्रोण्यामुपोपश्रोण्यां दक्षिणायां दक्षिणाया विश्रोण्यामुपाश्रोण्यामुपोपश्रोण्या विश्रोण्यामुपदधाति दधात्युपश्रोण्या विश्रोण्यामुपदधाति उपदधाति दधात्युपोपदधाति पञ्च पञ्च दधात्युपोपदधाति पञ्च दधाति पञ्च पञ्च दधाति पञ्चोत्तरस्यामुत्तरस्यां पञ्च दधाति दधाति पञ्चोत्तरस्यां पञ्चोत्तरस्यामुत्तरस्यां पञ्च पञ्चोत्तरस्यां तस्मात् तस्मादुत्तरस्यां पञ्च पञ्चोत्तरस्यां तस्मात् उत्तरस्यां तस्मात् तस्मादुत्तरस्यामुत्तरस्यां तस्मात् पश्चात् पश्चात् तस्मादुत्तरस्यामुत्तरस्यां तस्मात् पश्चात् उत्तरस्यामित्युत्तरस्यां तस्मात् पुरुषः पशूनामधिपतिः पशूनामधिपतिरधिपतिः पशूनाम् पशूनामधिपतिः पतिरित्यधिपतिः इन्द्राग्नि अव्यथमानामव्यथमानामिन्द्राग्नि इन्द्राग्नि अव्यथमानामितीत्यव्यथमानामिन्द्राग्नि इन्द्राग्नि अव्यथमानामिति इन्द्राग्नि इतीन्द्राग्नि अव्यथमानामिदीत्यव्यथमानामव्यथमानामिति स्वयमातृण्णागुस्वयमातृण्णामित्यव्यथमानामव्यथमानामिति स्वयमातृण्णागुस्वयमातृण्णामिदीति स्वयमातृण्णामुपोपस्वयमातृण्णामिदीति स्वयमातृण्णामुपास्वयमातृण्णामुपोपस्वयमातृण्णागुस्वयमातृण्णामुपदधाति तथात्युपस्वयमातृण्णागुस्वयमातृण्णामुपदधाति स्वयमातृण्णामिति स्वयम् ्यामिन्द्राग्निभ्याम् ददात्युपोपदधातीन्द्राग्निभ्याम् इन्द्राग्निभ्यामिन्द्राग्निभ्याम् वा इमाभिमौ वा इन्द्राग्निभ्यामिन्द्राग्निभ्याम् वा इमौ इन्द्राग्निभ्यामिति इमाभिमौ वै वा इमौ लोकौ लोकाभिमौ वै वा इमौ लोकौ इमौ लोकौ लोकाभिमाभिमौ लोकौ विधृतौ विधृतौ लोकाभिमाभिमौ लोकौ विधृतौ लोकौ विधृतौ विधृतौ लोकौ लोकौ विधृतावनयोरनयोर्विधृतौ लोकौ लोकौ विधृतावनयोरनयोर्विधृतौ विधृतावनयोर्लोकयोर्लोकयोरनयोर्विधृतौ विधृतावनयोर्लोकयो धृतावित्येवाधृतावित्येवाधृतेवाधृत्या इन्द्राग्निवैदेवानाम् देवानाम् वा इन्द्राग्निवैदेवानाम् भौजसौजसौजो भृतौ देवानाम् देवानाम् भौजो भृता भोजसौजसौजो भृतौ देवानाम् देवानाम् भौजो भृता भोजसा भोजो भृता विद्योजः भृतौ भोजसैवै भौजसौजसैवैनामेनामे भौ सौज सौज सैवैना मन्तरिक्षेन्तरिक्ष एनामेनामन्तरिक्षे जुनुते जुनुतेऽन्तरिक्ष एनामेनामन्तरिक्षे जुनुते अन्तरिक्षे जुनुते जुनुतेऽन्तरिक्षेऽन्तरिक्षे जुनुते धृत्ये धृत्ये जुनुतेऽन्तरिक्षेऽन्तरिक्षे जुनुते धृत्ये जुनुते धृत्ये धृत्यै जुनुते जुनुते धृत्ये स्वयमातृण्णा स्वयमातृण्णान् धृत्यै जुनुते जुनुते धृत्ये स्वयमातृण्णा स्वयमातृण्णागुस्वयमातृण्णामुपदधाति दधात्युप स्वयमातृण्णागुस्वयमातृण्णामुपदधाति स्वयमातृण्णामिति स्वयम् ्यन्तरिक्षमन्तरिक्षम् दधात्युपोपदधात्यन्तरिक्षम् दधात्यन्तरिक्षमन्तरिक्षम् दधाति दधात्यन्तरिक्षम् वैवा अन्तरिक्षम् दधाति दधात्यन्तरिक्षम् वै अन्तरिक्षम् वैवा अन्तरिक्षमन्तरिक्षम् वै स्वयमातृण्णा स्वयमातृण्णा वा अन्तरिक्षमन्तरिक्षम् वै स्वयमातृण्णा स्वयमातृण्णा स्वयमातृण्णा वै वै स्वयमातृण्णा अन्तरिक्षमन्तरिक्षस्वयमातृण्णा वै वै स्वयमातृण्णा स्वयमातृण्णान्तरिक्षमन्तरिक्षद्वस्वयमातृण्णास्वयमातृण्णान्तरिक्षमेवैवान्तरिक्षद्वस्वयमातृण्णास्वयमातृण्णान्तरिक्षमेवायमातृण्णेति स्वयम् ैवान्तरिक्षमन्तरिक्षमेवोपैवैवोपधत्ते धत्त उपैवैवोपधत्ते धत्ते दत्त उपोपधत्ते श्वमश्वम् दत्त उपोपधत्ते श्वम् धत्ते श्वमश्वम् धत्ते धत्ते श्वमुपोपाश्वम् धत्ते धत्ते श्वमुपाश्वमुपोपाश्वमश्वमुपघ्रापयति घ्रापयत्युपाश्वमश्वमुपघ्रापयति घ्रापयत्युपोपघ्रापयति प्राणम् प्राणम् घ्रापयत्युपोपघ्रापयति प्राणम् घ्रापयति प्राणम् प्राणम् घ्रापयति घ्रापयति प्राणमेवैव प्राणम् घ्रापयति घ्रापयति प्राणमेव प्राणमेवैव प्राणम् प्राणमेवास्यामस्यामेव प्राणम् प्राणमेवास्या प्राणमिति प्राणमेवास्यामस्यामेवैवास्यान्दधाति दधात्यस्यामेवैवास्यान्दधाति स्यान्दधाति दधात्यस्यामस्यान्दधात्यथो अथो दधात्यस्यामस्यान्दधात्यथो दधात्यथोऽथो दधाति दधात्यथो प्राजापत्यः प्राजापत्योऽथो दधाति दधात्यथो प्राजापत्यः प्राजापत्यः प्राजापत्योऽथो अथो प्राजापत्यो वै वै प्राजापत्योऽथो अथो प्राजापत्यो वै अथो इत्यथो प्राजापत्यो वै वै प्राजापत्यः प्राजापत्यो वा अश्वोऽश्वो वै प्राजापत्यः प्राजापत्यो वा अश्वः प्राजापत्य इति प्राजापत्यः अश्वोऽश्वो वै वा अश्वः प्रजापतिना प्रजापतिनाश्वो वै वा अश्वः प्रजापतिना प्रजापतिना प्रजापतिनाश्वोऽश्वः प्रजापतिनैवैव प्रजापतिनाश्वोऽश्वः प्रजापतिनैव प्रजापतिनैवैव प्रजापतिना प्रजापतिनैवाग्निमग्निमेव प्रजापतिना प्रजापतिनैवाग्निम् प्रजापतिनेति प्रजापतिना एवाग्निमग्निमेवैवाग्निम् चुनुते चुनुतेऽग्निमेवैवाग्निम् चुनुते चुनुते चुनुतेऽग्निमग्निम् चुनुते स्वयमातृण्णा स्वयमातृण्णा चुनुतेऽग्निमग्निम् चुनुते स्वयमातृण्णा चुनुते स्वयमातृण्णा स्वयमातृण्णा चुनुते चुनुते स्वयमातृण्णा भवति भवति स्वयमातृण्णा चुनुते चुनुते स्वयमातृण्णा भवति स्वयमातृण्णा भवति भवति स्वयमातृण्णा स्वयमातृण्णा भवति प्राणानाम् प्राणानाम् भवति स्वयमातृण्णा स्वयमातृण्णा भवति प्राणानाम् स्वयमातृण्णेति स्वयम् प्राणानाम् प्राणानाम् भवति भवति प्राणानामुच्छृष्ट्या उच्छृष्ट्यै प्राणानाम् भवति भवति प्राणानामुच्छृष्ट्यै प्राणानामुच्छृष्ट्या उच्छृष्ट्यै प्राणानाम् प्राणानामुच्छृष्ट्या अथो अथो उच्छृष्ट्यै प्राणानाम् प्राणानामुच्छृष्ट्या अथो प्राणानामिति प्राणानामुच्छृष्ट्या अथो अथो उच्छृष्ट्या उच्छृष्ट्या अथो सुवर्गस्य सुवर्गस्याथो उच्छृष्ट्या उच्छृ प्राणाभिर्दशमी दशमी नाभिः प्राणाः प्राणानाभिर्दशमी प्राणा इति प्राणा नाभिः दशमी दशमी नाभिर्नाभिर्दशमी प्राणान् प्राणान् दशमी नाभिर्नाभिर्दशमी प्राणान् दशमी प्राणान् प्राणान् दशमी दशमी प्राणानेवैव प्राणान् दशमी दशमी प्राणानेव प्राणानेवैव प्राणान् प्राणानेव पुरस्तात् पुरस्तादेव प्राणान् प्राणानेव पुरस्तात् प्राणानिति प्राणानेव पुरस्तात् पुरस्तादेवैव पुरस्तात् धत्ते धत्ते पुरस्तादेवैव पुरस्तात् धत्ते धत्ते धत्ते पुरस्तात् पुरस्तात् धत्ते तस्मात् तस्मात् धत्ते पुरस्तात् पुरस्तात् धत्ते तस्मात् धत्ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् पुरस्तात् पुरस्तात् तस्मात् धत्ते धत्ते तस्मात् पुरस्तात् तस्मात् पुरस्तात् पुरस्तात् तस्मात् तस्मात् पुरस्तात् प्राणाः प्राणाः पुरस्तात् तस्मात् तस्मात् पुरस्तात् प्राणाः पुरस्तात् प्राणाः प्राणाः पुरस्तात् पुरस्तात् प्राणात् ज्योतिष्मदीम् ज्योतिष्मदीम् प्राणाः पुरस्तात् पुरस्तात् प्राणात् ज्योतिष्मदी प्राणात् ज्योतिष्मदीम् ज्योतिष्मदीम् प्राणाः प्राणात् ज्योतिष्मदीमुत्तमामुत्तमान् ज्योतिष्मदीम् प्राणाः प्राणात् ज्योतिष्मदीमुत्तमान् प्राणा इति प्राणा ज्योतिष्मदीमुत्तमामुत्तमान् ज्योतिष्मदीम् ज्योतिष्मदीमुत्तमामुपोपो उत्तमान् ज्योतिष्मदीम् ज्योतिष्मदीमुत्तमामुपोपोत्तमामुत्तमामुपदधाति दधात्युपोत्तमामुत्तमामुपदधाति तमामित्युत्तमामुपदधाति दधात्युपोपदधाति तस्मात् तस्मात् दधात्युपोपदधाति तस्मात् तस्मात् तस्मात् दधाति दधाति तस्मात् प्राणानाम् प्राणानाम् तस्मात् दधाति दधाति तस्मात् प्राणानाम् तस्मात् प्राणानाम् प्राणानाम् तस्मात् तस्मात् प्राणानाम् वाग्वाग् प्राणानाम् तस्मात् तस्मात् प्राणानाम् वाणानाम् वाग्वाग् प्राणानाम् प्राणानाम् वाग् ज्योतिर्ज्योतिर्वाक् प्राणानाम् प्राणानाम् वाग् ज्योतिः प्राणानामिति प्राणानाम् ज्योतिर्ज्योतिर्वाक् वाग् ज्योतिरुत्तमोत्तमा ज्योतिर्वाक् वाग् ज्योतिरुत्तमा ज्योतिरुत्तमोत्तमा ज्योतिर्ज्योतिरुत्तमा दश दशोत्तमा ज्योतिर्ज्योतिरुत्तमा दशमादश दशोत्तमोत्तमा दशोपोपदशोत्तमोत्तमा दशोपदमेत्युतोत्तमादश दशोपदधाति दधात्युपदश दशोपदधाति उपदधाति दधात्युपोपदधाति दशाक्षरादशाक्षरा दधात्युपोपदधाति दशाक्षराधाति दशाक्षरादशाक्षरा दधाति दधाति दशाक्षरा विराट् विराट् दशाक्षरा दधाति दधाति दशाक्षरा विराटक्षरा विराट् विराट् दशाक्षरा दशाक्षरा विराट् दशाक्षरेति दशाक्षरा विराट् विराट् विराडिति विराट् छन्दसां छन्दसां विराट् विराट् छन्दसां ज्योतिर्ज्योतिश्छन्दसां विराट् विराट् छन्दसां ज्योतिः विराडिति विराट् छन्दसां ज्योतिर्ज्योतिश्छन्दसां छन्दसां ज्योतिः ज्योतिर्ज्योतिः ज्योतिरेवैव ज्योतिर्ज्योतिरेव पुरस्तात् पुरस्तादेव ज्योतिर्ज्योतिरेव पुरस्तात् पुरस्तात् पुरस्तादेवैव पुरस्तात् धत्ते धत्ते पुरस्तादेवैव पुरस्तात् धत्ते पुरस्तात् धत्ते धत्ते पुरस्तात् पुरस्तात् धत्ते तस्मात् तस्मात् धत्ते पुरस्तात् पुरस्तात् धत्ते तस्मात् तस्मात् तस्मात् धत्ते धत्ते तस्मात् पुरस्तात् पुरस्तात् तस्मात् धत्ते धत्ते तस्मात् पुरस्तात् तस्मात् पुरस्तात् पुरस्तात् तस्मात् तस्मात् पुरस्तात् ज्योतिर्ज्योतिः पुरस्तात् तस्मात् तस्मात् पुरस्तात् ज्योतिः पुरस्तात् ज्योतिर्ज्योतिः पुरस्तात् पुरस्तात् ज्योतिरुपोपज्योतिः पुरस्तात् पुरस्तात् ज्योतिरुपा ज्योतिरुपोपज्योतिर्ज्योतिरुपा स्मः स्मः उपज्योतिर्ज्योतिरुपा स्महे स्मः उपोपा स्महे छन्दागुंसि छन्दागुस्यास्मः उपोपा स्महे छन्दागुंसि आस्महे छन्दागुंसि छन्दागुस्यास्मः आस्महे छन्दागुंसि पशुषु पशुषु छन्दागुस्यास्मः आस्महे छन्दागुंसि पशुषु छन्दागुंसि पशुषु पशुषु छन्दागुंसि छन्दागुंसि पशुष्वाजि माजिम् पशुषु छन्दागुंसि छन्दागुंसि पशुष्वाजिम् पशुष्वाजि माजिम् पशुषु पशुष्वाजि मयुरयुराजिम् पशुषु पशुष्वाजि मयोराजि मयुरयुराजि माजि मयुस्तागुस्तानयुराजि माजि मयुस्तान् स्तान् बृहति बृहति तानयुरयुस्तान् बृहति बृहति बृहति तागुस्तान् बृहत्युदुद्बृहति तागुस्तान् बृहत्युदुद्बृहति बृहत्युत जेद जेदुद्बृहति बृहत्युत जेत् जयदुत जयत्तस्मात् तस्मात् जयदुत जयत्तस्मात् तस्मात् तस्मात् जेद जेत्तस्मात् बार्हता बार्हतास्तस्मात् जेद जेत्तस्मात् बार्हतास्मात्बार्हता मार्हतास्तस्मात्तस्मात्बार्हताः पशवः पशवो मार्हतास्तस्मात्तस्मात्बार्हताः पशवः हताः पशवः पशवो बार्हता बार्हता पशव उच्यन्त उच्यन्ते पशवो बार्हता बार्हता पशव उच्यन्ते पशव उच्यन्त उच्यन्ते पशवः पशव उच्यन्ते मामोच्यन्ते पशवः पशव उच्यन्ते माच्यन्ते मामोच्यन्त उच्यन्ते मा छन्दश्छन्दो मोच्यन्त उच्यन्ते मा छन्दः मा छन्दश्छन्दो मा छन्द इति छन्दो मा छन्द इति छन्दश्छन्द इति दक्षिणतो दक्षिणत इति छन्दश्छन्द इति दक्षिणतः दक्षिणतो दक्षिणत इति दक्षिणत उपोपदक्षिणत इति दक्षिणत उपाक्षिणत उपोपदक्षिणतो दक्षिणत उपदधाति दधात्युपदक्षिणतो दक्षिणत उपदधाति उपदधाति दधात्युपोपदधाति तस्मात् तस्मात् दधात्युपोपदधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मात् दक्षिणावृतो दक्षिणावृतस्तस्मात् दधाति दधाति तस्मात् दक्षिणावृतः दक्षिणावृतो दक्षिणावृतस्तस्मात् तस्मात् दक्षिणावृतो मासा मासा दक्षिणावृतस्तस्मात् तस्मात् दक्षिणावृतो मासा दक्षिणावृतो मासा मासा दक्षिणावृतो दक्षिणावृतो मासाः पृथिवी पृथिवी मासा दक्षिणावृतो दक्षिणावृतो मासाः पृथिवी दक्षिणावृत इति दक्षिणा आवृतः मासाः पृथिवी पृथिवी मासा मासाः पृथिवी छन्दश्छन्दः पृथिवी मासा मासाः पृथिवी छन्दः पृथिवी छन्दश्छन्दः पृथिवी पृथिवी छन्द इति छन्दः पृथिवी पृथिवी छन्द इति छन्द इति छन्दश्छन्द इति पश्चात् पश्चादिति छन्दश्छन्द इति पश्चात् पश्चादिति पश्चात् प्रतिष्ठित्यै प्रतिष्ठित्यै पश्चादिति पश्चात् प्रतिष्ठित्यै पश्चात् प्रतिष्ठित्यै प्रतिष्ठित्यै पश्चात् पश्चात् प्रतिष्ठित्या अग्निरग्निः प्रतिष्ठित्यै पश्चात् पश्चात् प्रतिष्ठित्या अग्निः प्रतिष्ठित्या अग्निरग्निः प्रतिष्ठित्यै प्रतिष्ठित्या अग्निर्देवता देवता अग्निः प्रतिष्ठित्यै प्रतिष्ठित्या अग्निर्देवता प्रतिष्ठित्या इति प्रतिष्ठित्यै अग्निर्देवता देवता अग्निरग्निर्देवतेति देवता अग्निरग्निर्देवतेति देवतेतीति देवता देवतेत्युत्तरत उत्तरत इति देवता देवतेत्युत्तरतः उत्तरत उत्तरत इतीत्युत्तरत ओज ओज उत्तरत इतीत्युत्तरत ओजः उत्तरत ओज ओज उत्तरत उत्तरत ओजो वै वा ओज उत्तरत उत्तरत ओजो वै उत्तरत इत्युत्तरतः ओजो वै वा ओज ओजो वा अग्निरग्निर्वा ओज ओजो वा अग्निः वा अग्निरग्निर्वै वा अग्निरोज ओजोऽग्निर्वै वा अग्निरोजः अग्निरोज ओजोऽग्निरग्निरोज एवै ओजोऽग्निरग्निरोज एव ओज एवैव ओज ओज एवोत्तरत उत्तरत एवौज ओज एवोत्तरतः एवोत्तरत उत्तरत एवैवोत्तरतो धत्ते धत्त उत्तरत एवैवोत्तरतो धत्ते उत्तरतो धत्ते धत्त उत्तरत उत्तरतो धत्ते तस्मात् तस्मात् धत्त उत्तरत उत्तरतो धत्ते तस्मात् तरत इत्युत तरतः तस्मात् तस्मात् धत्ते धत्ते तस्मात् उत्तरतो विप्रजायुत्तरतो विप्रजायी तस्माद्धत्ते धत्ते तस्मादुत्तरतो विप्रजायी मादुत्तरतो विप्रजायुत्तरतो विप्रजायी तस्मात् तस्मादुत्तरतो विप्रजायी जेति जेत्युत्तरतो विप्रजायी तस्मात् तस्मादुत्तरतो विप्रजायी जेति उत्तरतो विप्रजायी जेति जेत्युत्तरतो विप्रजायुत्तरतो विप्रजायी जेति षट्त्रिगुं षट्षट्त्रिगुं षट्जयत्युत्तरतो विप्रजायुत्तरतो विप्रजायी षट्त्रिगुंशत्तरतोऽभिप्रयायीत्युत्तरतः अभिप्रयायी षट्त्रिगुंषट्षट्त्रिगुंषट्जयति पद्यन्ते षट्त्रिगुंषट्षट्त्रिगुंषत्सम्पद्यन्ते षट्त्रिगुंषदिति पद्यन्ते सगुंसम्पद्यन्ते षट्त्रिगुंशदक्षरा षट्त्रिगुंशदक्षरा पद्यन्ते सगुंसम्पद्यन्ते षट्त्रिगुंशदक्षरा षट्त्रिगुंशदक्षरा षट्त्रिगुंशदक्षरा पद्यन्ते पद्यन्ते षट्त्रिगुंशदक्षरा बृहति बृहति षट्त्रिगुंशदक्षरा पद्यन्ते पद्यन्ते षट्त्रिगुंशदक्षरा बृहति त्रिगुंशदक्षरा बृहति बृहति षट्त्रिगुंशदक्षरा षट्त्रिगुंशदक्षरा बृहति बार्हता बार्हता बृहति षट्त्रिगुंशदक्षरा षट्त्रिगुंशदक्षरा बृहति बार्हताक्षरेति षट्त्रिगुंशत् अक्षरा बृहति बृहति बार्हता पशवः पशवो बार्हता बृहति बृहति बार्हता पशवः बार्हताः पशवः पशवो बार्हता बार्हताः पशवो बृहत्या बृहत्या पशवो बार्हता बार्हताः पशवो बृहत्या पशवो बृहत्या बृहत्या पशवः पशवो बृहत्यैवैव बृहत्या पशवः पशवो बृहत्यैव बृहत्यैवैव बृहत्या बृहत्यैवास्मा अस्मा एव बृहत्या बृहत्यैवास्मै एवास्मा अस्मा एवैवास्मै पशोन्पशोनस्मा एवैवास्मै पशोऽस्मै पशोन्पशोनस्मा अस्मै पशोनवाव पशोनस्मा अस्मै पशोनवा पशोनवाव पशोन्पशोनवरुन्धेरुन्धेव पशोन्पशोनवरुन्धे रुन्धे वावरुन्धे बृहति बृहति रुन्धे वावरुन्धे बृहति बृहति बृहति रुन्धे रुन्धे बृहति छन्दसां छन्दसां बृहति रुन्धे रुन्धे बृहति छन्दसां छन्दसां बृहति बृहति छन्दसा कुस्वाराज्यं छन्दसां बृहति बृहति छन्दसा कुस्वाराज्यं छन्दसा कुस्वाराज्यं छन्दसां छन्दसा कुस्वाराज्यं परिपरिस्वाराज्यं छन्दसां छन्दसा कुस्वाराज्यं परि ज्यं परिपरिस्वाराज्यप्यस्वाराज्यं परियायेयाय परिस्वाराज्यप्यस्वाराज्यं परियाय स्वाराज्यमिति स्वाराज्यम् परियायेयाय परिपरियाय यस्य यस्येयाय परिपरियाय यस्याय यस्य यस्येयायेयाय यस्यैता एता यस्येयायेयाय यस्यैता यस्यैता एता यस्यैता उपधीयन्त उपधीयन्त एतायस्य यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते गच्छति गच्छत्युपधीयन्त एता एता उपधीयन्ते गच्छति उपधीयन्ते गच्छति गच्छत्युपधीयन्त उपधीयन्ते गच्छति स्वारा आज्यग्स्वारा आज्यं गच्छत्युपधीयन्त उपधीयन्ते गच्छति स्वारा आज्यम् उपधीयन्त इत्युपाधीयन्ते स्वारा आज्य स्वारा आज्यं गच्छति गच्छति स्वारा आज्यं सप्त सप्त स्वारा आज्यं गच्छति गच्छति स्वारा आज्यं सप्त स्वारा आज्यगो सप्त सप्त स्वारा आज्यगो स्वारा आज्यगो सप्त बालखिल्या बालखिल्या सप्त स्वारा आज्यगो स्वारा आज्यगो सप्त बालखिल्या स्वारा आज्यमिति स्वाराज्यम् सप्त बालखिल्या बालखिल्या सप्त सप्त बालखिल्या पुरस्तात् पुरस्ताद् बालखिल्या सप्त सप्त बालखिल्या पुरस्तात् बालखिल्या पुरस्तात् पुरस्ताद् बालखिल्या बालखिल्या पुरस्ताद् गोप पुरस्ताद् बालखिल्या बालखिल्या पुरस्ताद् बालखिल्या इति बालखिल्यः पुरस्ताद् गोप पुरस्ताद् पुरस्ताद् उपदधाति दधात्युप पुरस्तात् पुरस्तात् दधातिरधात्युपोपदधाति सप्त सप्त दधात्युपोपदधाति सप्त सप्त सप्त दधातिर्धाति सप्त पश्चात् सप्त दधातिर्धाति सप्त पश्चात् सप्त सप्त पश्चात् सप्त सप्त पश्चात् सप्त सप्त पश्चात् सप्त पश्चात् सप्त सप्त पश्चात् पश्चात् सप्त वै सप्त पश्चात् सप्त वै सप्त सप्त वै शेरुषण्या वै सप्त सप्त वै शेरुषण्या वै शेरुषण्या प्राणाः प्राणाशेरुषण्या वै शेरुषण्याः प्राणाः प्राणाद्वौ द्वौ प्राणाशेरुषण्याः प्राणाद्वावाञ्चावाञ्चौ प्राणाः इति प्रा अनाः वाञ्चावाञ्चौ द्वौ द्वावाञ्चौ प्राणानाम् प्राणानामवाञ्चौ द्वौ द्वावाञ्चौ प्राणानाम् वाञ्चौ प्राणानाम् प्राणानामवाञ्चावाञ्चौ प्राणानागौ सवीर्यत्ताय सवीर्यत्ताय प्राणानामवाञ्चावाञ्चौ प्राणानागौ सवीर्यत्ताय प्राणानागौ सवीर्यत्ताय सवीर्यत्ताय प्राणानाम् प्राणानागौ सवीर्यत्ताय मूर्धा मूर्धा सवीर्यत्ताय प्राणानाम् प्राणानागौ सवीर्यत्ताय मूर्धा प्राणानामिति प्राणानाय मूर्धा मूर्धा सवीर्यत्ताय सवीर्यत्ताय मूर्धास्यसि मूर्धा सवीर्यत्ताय सवीर्यत्वाय मूर्धासि सवीर्यत्वायेति सवीर्यत्वाय मूर्धास्यसि मूर्धा मूर्धासिराड्राडसि मूर्धा मूर्धासिराड् राड्राडस्य सिराडितिराडस्य सिराडिति राडितिराड्राडिति पुरस्तात् पुरस्तादिति राड्राडिति पुरस्तात् पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुप पुरस्तादुपोप पुरस्तात् पुरस्तादुपदधाति दधात्युपुरस्तात् पुरस्तादुपदधाति दधाति दधात्युपोप दधाति यन्त्री यन्त्री दधात्युपोप दधाति यन्त्री यन्त्री यन्त्री दधाति दधाति यन्त्री राड्राड् यन्त्री दधाति दधाति यन्त्री राड्यन्त्री राड्राड् यन्त्री यन्त्री राडिति राड्यन्त्री यन्त्री राडिति राडिति राड्राडिति पश्चात् पश्चादिति राड्राडिति पश्चात् पश्चात् पश्चादिति पश्चात् प्राणान् प्राणान् पश्चादिति पश्चात् प्राणात् प्राणान् प्राणान् पश्चात् पश्चात् प्राणानेवैव प्राणान् पश्चात् पश्चात् प्राणानेव प्राणानेवैव प्राणान् प्राणानेवास्म अस्म एव प्राणान् प्राणानेवास्मै प्राणानिति प्राणानेवास्म अस्म एवैवास्मै समीचः समीचो स्म एवैवास्मै समीचः अस्मै समीचः समीचो स्म अस्मै समीचो दधाति दधाति समीचो स्म अस्मै समीचो दधाति समीचो दधाति दधाति समीचः समीचो दधाति दधातीति दधाति देवा वै वै देवा देवा वै यद्यद्वै देवा देवा वै यत् वै यद्यद्वै वै यद्यज्ञे यज्ञे यद्वै वै यद्यज्ञे यज्ञे यज्ञे यद्यद्यज्ञे कुर्वता कुर्वत यज्ञे यद्यद्यज्ञे कुर्वता कुर्वता कुर्वत यज्ञे यज्ञे कुर्वत तत्तद कुर्वत यज्ञे यज्ञे कुर्वत तत् कुर्वत तत्तद कुर्वता कुर्वत तद असुरा असुरास्तद कुर्वता कुर्वत तद असुरास्ते ते देवा एता एता देवास्ते ते देवा एता देवा एता एता देवा देवा एता अक्ष्णया स्तोमीया अक्ष्णया स्तोमीया एता देवा देवा एता अक्ष्णया स्तोमीया एता अक्ष्णया स्तोमीया अक्ष्णया स्तोमीया एता एता अक्ष्णया स्तोमीया अपश्यन्न अपश्यन्न अक्ष्णया स्तोमीया एता एता अक्ष्णया स्तोमीया अपश्यन्न अक्ष्णया स्तोमीया अपश्यन्न अपश्यन्न अक्ष्णया स्तोमीया अक्ष्णया स्तोमीया अपश्यन्तास्ता अपश्यन्न अक्ष्णया स्तोमीया अक्ष्णया स्तोमीया अपश्यन्ताः अक्ष्णया स्तोमीया इत्यक्ष्णया स्तोमीया अपश्यन्तास्ता अपश्यन्न अपश्यन्ता अन्यथा अन्यथा ता अपश्यन्न अपश्यन्ता अन्यथा अन्यथा अन्यथा तास्ता अन्यथा नोच्यानोच्यान्यथा तास्ता अन्यथा भ्रातृव्यो भ्रातृयो भवत्याशुराशुर्भवति भवत्याशुस्त्रिवृत्त्रिवृदाशुर्भवति भवत्याशुस्त्रिवृत्त्रिवृदाशुराशुस्त्रिवृदिति पुरस्तादुपदधाति यज्ञमुखं यज्ञमुखं दधात्युपोपदधाति यज्ञमुखं प्रतिष्ठा वा एकविघुंशः प्रतिष्ठेति प्रति एकविपुंश एकविपुंशो वै वा एकविपुंश प्रतिष्ठित्यै प्रतिष्ठित्या एकविपुंशो वै वा एकविपुंश प्रतिष्ठित्यै एकविपुंश प्रतिष्ठित्यै प्रतिष्ठित्या एकविपुंश एकविपुंश प्रतिष्ठित्यै भान्तो भान्त प्रतिष्ठित्या एकविपुंश एकविपुंश प्रतिष्ठित्यै भान्तः एकविपुंश इत्येका विपुंशः प्रतिष्ठित्यै भान्तो भान्तः प्रतिष्ठित्यै प्रतिष्ठित्यै भान्तः पञ्चदश पञ्चदशो भान्तः प्रतिष्ठित्यै प्रतिष्ठित्यै भान्तः पञ्चदश प्रतिष्ठित्या इति प्रतिष्ठित्यै भान्तः पञ्चदश पञ्चदशो भान्तो भान्तः पञ्चदश इति पञ्चदशो भान्तो भान्तः पञ्चदश इति पञ्चदश इति पञ्चदश पञ्चदश इत्युत्तरत उत्तरत इति पञ्चदश पञ्चदश इत्युत्तरतः पञ्चदश इति पञ्चादशः उत्तरत उत्तरत इतिरत ओज ओज उत्तरत इतिरत ओजः उत्तरत ओज ओज उत्तरत उत्तरत ओजो वै वा ओज उत्तरत उत्तरत ओजो वै तरत इत्युत्तरत ओजो वै वा ओज ओजो वै भान्तो भान्तो वा ओज ओजो वै भान्तः भान्तो भान्तो वै वै भान्त ओज ओजो भान्तो वै वै भान्त ओजः भान्त ओज ओजो भान्तो भान्त ओजः पञ्चदश पञ्चदश ओजो भान्तो भान्त ओजः पञ्चदशः पञ्चदश पञ्चदश ओज ओज पञ्चदश ओज ओज पञ्चदश ओज ओज पञ्चदश ओजः पञ्चदश ओज ओज पञ्चदश पञ्चदश ओज एवैव ओज पञ्चदश पञ्चदश ओज एव पञ्चदश इति पञ्चादशः ओज एवैव ओज एवोत्तरत उत्तरत एव ओज ओज एवोत्तरतः एवोत्तरत उत्तरत एवैवोत्तरतो धत्ते दत्त उत्तरत एवैवोत्तरतो धत्ते उत्तरतो धत्ते धत्त उत्तरत उत्तरतो धत्ते तस्मात् तस्मात् धत्त उत्तरत उत्तरतो धत्ते तस्मात् तरत इत्युतोत्तरतः धत्ते तस्मात् तस्मात् धत्ते धत्ते तस्मादुत्तरतो अभिप्रयायुत्तरतो अभिप्रयायै तस्मात् धत्ते धत्ते तस्मादुत्तरतो अभिप्रयायै तस्मादुत्तरतो अभिप्रयायुत्तरतो अभिप्रयायै तस्मात् तस्मादुत्तरतो अभिप्रयायै वेदिदेत्युत्तरतो अभिप्रयायै तस्मात् तस्मादुत्तरतो अभिप्रयायै ुत्तरदोऽभिप्रयायीजयदिनयत्युत्तरदोऽभिप्रयायुत्तरदोऽभिप्रयायीजयति प्रदूर्तिप्रदूर्त्यर्जयत्युत्तरदोऽभिप्रयायुत्तरदोऽभिप्रयायीजयति प्रदूर्तिः अभिप्रयायीत्युत्तरतः अभिप्रयायीजयति प्रदूर्तिप्रदूर्त्यर्जयदिनयदि प्रदूर्तिरष्टादशोऽष्टादश प्रदूर्त्यर्जयदिनयदिप्रदूर्तिरष्टादशः ष्टादश प्रदोर्त्यप्रदोर्त्यष्टादश इति त्रष्टादश प्रदोर्त्यप्रदोर्त्यष्टादश इति प्रदोर्त्यरिति प्रादोर्त्यः अष्टादश इति त्रष्टादशोऽष्टादश इति पुरस्तात् पुरस्तादित्यष्टादशोऽष्टादश इति पुरस्तात् अष्टादश इत्यष्टादशः पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुप पुरस्तादुपोप पुरस्तात् पुरस्तादुपदधाति दधात्युप पुरस्तात् पुरस्तादुपदधाति दधाति द्वौ द्वौ दधाति द्वौ दधाति द्वौ द्वौ दधाति दधाति द्वौ त्रिवृतौ त्रिवृतौ द्वौ दधाति दधाति द्वौ त्रिवृतौ त्रिवृतौ त्रिवृतौ द्वौ द्वौ त्रिवृतावपि पूर्वमपि पूर्वम् त्रिवृतौ द्वौ द्वौ त्रिवृतावपि पूर्वम् त्रिवृतावपि पूर्वमपि पूर्वम् त्रिवृतौ त्रिवृतावपि पूर्वम् यज्ञमुखे यज्ञमुखेऽपि पूर्वम् त्रिवृतौ त्रिवृतावपि पूर्वम् यज्ञमुखे त्रिवृतावितित्रि वृतौ पूर्वम् यज्ञमुखे यज्ञमुखेऽपि पूर्वमपि पूर्वम् यज्ञमुखे विवियज्ञमुखेऽपि पूर्वमपि पूर्वम् यज्ञमुखे विपूर्वमित्यभि पूर्वम् यज्ञमुखे विवियज्ञमुखे यज्ञमुखे वियातयति यातयति वियज्ञमुखे यज्ञमुखे वियातयति यमुख इति यज्ञमुखे यातयति यातयति विवियातयत्यभिवर्तोऽभिवर्तो यातयति विवियातयत्यभिवर्तः यातयत्यभिवर्तोऽभिवर्तो यातयति यातयत्यभिवर्तस्य विघुंशस्य विघुंशोऽभिवर्तो यातयति यातयत्यभिवर्तस्य विघुंशः अभिवर्तस्य विघुंशस्य विघुंशोऽभिवर्तोऽभिवर्तस्य विघुंश इति स विघुंशोऽभिवर्तोऽभिवर्तस्य विगुंशैति वर्त इत्यभि वर्तः सविगुंशैति इति सविगुंशस्य विगुंशैति दक्षिणतो दक्षिणत इति सविगुंशस्य विगुंशैति दक्षिणतः विगुंश इति स विगुंशः दक्षिणतो दक्षिणत इति दक्षिणतोऽन्नमन्नम् दक्षिणत इति दक्षिणतोऽन्नम् दक्षिणतोऽन्नमन्नम् दक्षिणतो दक्षिणतोऽन्नम् वै वा अन्नम् दक्षिणतो दक्षिणतोऽन्नम् वै अन्नम् वै वा अन्नमन्नम् वा अभिवर्तोऽभिवर्तो वा अन्नमन्नम् वा अभिवर्तः अभिवर्तोऽभिवर्तो वै वा अभिवर्तोऽन्नमन्नमभिवर्तो वै वा अभिवर्तोऽन्नम् अभिवर्तोऽन्नमन्नमभिवर्तोऽभिवर्तोऽन्नगो स विगुंशस्य विगुंशोऽन्नमभिवर्तोऽभिवर्तोऽन्नगो स विगुंशः अभिवर्त इत्यभि वर्तः अन्नगो स विगुंशस्य विगुंशोऽन्नमन्नगो स विगुंशोऽन्नमन्नगो स विगुंशोऽन्नमन्नगो स विगुंशोऽन्नम् विगुंशोऽन्नमन्नगो स विगुंशस्य विगुंशोऽन्नमेवैवान्नगो स विगुंशस्य विगुंशोऽन्नमेव स विगुंश इति स विगुंशः अन्नमेवैवान्नमन्नमेव दक्षिणतो दक्षिणत एवान्नमन्नमेव दक्षिणतः एव दक्षिणतो दक्षिणत एवैव दक्षिणतो धत्ते धत्ते दक्षिणत एवैव दक्षिणतो धत्ते दक्षिणतो धत्ते धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् धत्ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन दक्षिणेन तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन दक्षिणेन दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नमन्नम् दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नम् दक्षिणेनान्नमन्नम् दक्षिणेन दक्षिणेनान्नमद्यते द्यतेऽन्नम् दक्षिणेन दक्षिणेनान्नमद्यते मद्यते द्यतेऽन्नमन्नमद्यते वर्चो वर्चो द्यतेऽन्नमन्नमद्यते वर्चः मद्यते वर्चो वर्चो द्यते द्यते वर्चो द्वाविगुंशो द्वाविगुंशो वर्चो द्यते द्यते वर्चो द्वाविगुंशः द्वाविगुंशो द्वाविगुंशो वर्चो वर्चो द्वाविगुंश इति द्वाविगुंशो वर्चो वर्चो द्वाविगुंश इति द्वाविगुंश इति द्वाविगुंशो द्वाविगुंश इति पश्चात् पश्चादिति द्वाविगुंशो द्वाविगुंश इति पश्चात् पश्चात् पश्चादिति पश्चाद्यद्यत् पश्चादिति पश्चाद्यत् पश्चात् यद्यत् पश्चात् पश्चाद्यद्विगुंशतिर्विगुंशति यत् पश्चात् पश्चाद्यद्विगुंशतिः द्विगुंशतिर्विगुंशतिर्यद्यद्विगुंशतिर्द्वे द्वे विगुंशतिर्यद्यद्विगुंशतिर्द्वे विगुंशतिर्द्वे तेन द्वेतेन तेन द्वे द्वे तेन विराजौ विराजौ तेन द्वे द्वे तेन विराजौ द्वे इति द्वे विराजौ विराजौ तेन विराजौ यद्यद्विराजौ तेन विराजौ यत् विराजौ यद्यद्विराजौ विराजौ यद्वे द्वे यद्विराजौ विराजौ यद्वे राजा विति राजौ यद्वे द्वे यद्यद्वे प्रतिष्ठा प्रतिष्ठा द्वे यद्यद्वे प्रतिष्ठा प्रतिष्ठा प्रतिष्ठा द्वे द्वे प्रतिष्ठा तेन प्रतिष्ठा द्वे द्वे प्रतिष्ठा तेन द्वे तेन प्रतिष्ठा प्रतिष्ठा तेन विराजोर्विराजोस्तेन प्रतिष्ठा प्रतिष्ठा तेन विराजो प्रतिष्ठेति प्रतिष्ठा विराजोर्विराजोस्तेन तेन विराजो रेवैव विराजोस्तेन तेन विराजो रेव विराजो रेवैव विराजोर्विराजो रेवाभिपूर्वमभिपूर्वमेव विराजोर्विराजो रेवाभिपूर्वम् विराजोरिति राजो ेवाभिपूर्वमभिपूर्वमेवैवाभिपूर्वमन्नाद्येऽन्नाद्येऽभिपूर्वमेवैवाभिपूर्वमन्नाद्ये पूर्वमन्नाद्ये प्रतिप्रत्यन्नाद्येऽन्नाद्ये प्रतिष्ठति तिष्ठति प्रत्यन्नाद्येऽन्नाद्ये प्रतिष्ठति अन्नाद्य इत्यन्ना अद्ये प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठति तपस्तपस्तिष्ठति प्रतिप्रतिष्ठति तपः तिष्ठति तपस्तपस्तिष्ठति तिष्ठति तपो नवदशो नवदशस्तपस्तिष्ठति तिष्ठति तपो नवदशः तपो नवदशो नवदशस्तपस्तपो नवदश इति नवदशस्तपस्तपो नवदश इति नवदश इति नवदशो नवदश इत्युत्तरत उत्तरत इति नवदशो नवदश इत्युत्तरतः नवदश इति नवदशः इत्युत्तरत उत्तरत इति इत्युत्तरतस्तस्मात् तस्मादुत्तरत भरत इतीत्युत्तरतस्तस्मात् तस्मादुत्तरत उत्तरतस्तस्मात् सव्यः सव्यस्तस्मादुत्तरत उत्तरतस्तस्मात् सव्यः उत्तरत इत्युत्तरतः सव्यः सव्यस्तस्मात् तस्मात् दक्षिणेन दक्षिणेनान्नमद्यते अन्नमद्यते व्यदेन्नमन्नमद्यत ओज ओजो ओजोऽद्यतेऽन्नमन्नमद्यत ओजः यत ओज ओजोऽद्यतेऽद्यत ओजस्तृणवस्तृणव ओजोऽद्यतेऽद्यत ओजस्तृणवः ओजस्तृणवस्तृणव ओज ओजस्तृणव इतीति तृणव ओज ओजस्तृणव इति तृणवस्तृणव इति पश्चात् पश्चादिति तृणवस्तृणव इति पश्चाव इति त्रिणवः पश्चात् पश्चादिरीति पश्चादिम इमे पश्चादिरीति पश्चादिमे पश्चादिम इमे पश्चात् पश्चादिमे वै वा इमे पश्चात् पश्चादिमे वै इमे वै वा इम इमे वै लोका लोका वा इम इमे वै लोका लोका लोका वै वै लोकास्तृणवस्तृणवो लोका वै वै लोकास्तृणवः लोकास्तृणवस्तृणवो लोका लोकास्तृणव एष्वेषु तृणवो लोका लोकास्तृणव एषु तृणव एष्वेषु तृणवस्तृणव एष्वे वै वै शुतृणवस्तृणव एष्वे वाणव इति त्रिणवः एष्वे वै वैश्वे एष्वेव लोकेषु लोकेष्वे वैश्वे एष्वेव लोकेषु एव लोकेषु लोकेष्वे वैव लोकेषु प्रतिप्रति लोकेष्वे वैव लोकेषु प्रति लोकेषु प्रतिप्रति लोकेषु लोकेषु प्रतिष्ठति तिष्ठति प्रति लोकेषु लोकेषु प्रतिष्ठति तिष्ठति तिष्ठति प्रति प्रतिष्ठति संभरणः संभरणस्तिष्ठति प्रति प्रतिष्ठति संभरणः तिष्ठति संभरणः संभरणस्तिष्ठति तिष्ठति संभरणस्त्रयो विपुंशस्त्रयो विपुंशः संभरणस्तिष्ठति तिष्ठति संभरणस्त्रयो विपुंशः संभरणस्त्रयो विपुंशस्त्रयो विपुंशः संभरणः संभरणस्त्रयो विपुंश इति त्रयो विपुंश संभरणः संभरणस्त्रयो विपुंश इति संभरण इति संभरणः विपुंश इति त्रयो विपुंशस्त्रयो विपुंश इत्युत्तरत उत्तरत इति त्रयो विपुंशस्त्रयो विपुंश इत्युत्तरत त्रयो विपुंश इति त्रयः विपुंशः इत्युत्तरत उत्तरत इति इत्युत्तरतस्तस्मात् तस्मादुत्तरत इति इत्युत्तरतस्तस्मात् उत्तरतस्तस्मात् तस्मादुत्तरत उत्तरतस्तस्मात् सव्यः सव्यस्तस्मादुत्तरत उत्तरतस्तस्मात् सव्यः तरत इत्युत तरतः तस्मात् सव्यः सव्यस्तस्मात् तस्मात् सव्योहस्तयोरहस्तयोः सव्यस्तस्मात् तस्मात् सव्योहस्तयोरहस्तयोः सव्यः सव्योहस्तयोः सम्भार्यतर सम्भार्यतरोहस्तयोः सम्भार्यतरः हस्तयोः सम्भार्यतरः सम्भार्यतरोहस्तयोरहस्तयोः सम्भार्यतरः क्रतुः क्रतुः सम्भार्यतरोहस्तयोरहस्तयोः सम्भार्यतरः क्रतुः सम्भार्यतरः क्रतुः क्रतुः सम्भार्यतरः सम्भार्यतरः क्रतुरेकत्रिगुंश एकत्रिगुंशः क्रतुः सम्भार्यतरः सम्भार्यतरः क्रतुरेकत्रिगुंशः सम्भार्यतर इति सम्भार्यतरः क्रतुरेकत्रिगुंश एकत्रिगुंशः क्रतुः क्रतुरेकत्रिगुंश इतीत्येकत्रिगुंशः क्रतुः क्रतुरेकत्रिगुंश इति एकत्रिगुंश इतीत्येकत्रिगुंश एकत्रिगुंश इति पुरस्तात् पुरस्तादित्येकत्रिगुंश एकत्रिगुंश इति पुरस्तात् एकत्रिगुंश इत्येक त्रिगुंशः पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुप पुरस्तादुपोप पुरस्तात् पुरस्तादुप दधाति दधात्युप पुरस्तात् पुरस्तादुप दधाति उपदधाति दधात्युपोप दधाति वाग्वाग् दधात्युपोप दधाति वाक् वाग्वाग् दधाति दधाति वाग् वै वै वाग् दधाति दधाति वाग् वै वाग् वै वै वाग्वाग् वै क्रतुः क्रतुर्वै वाग्वाग् वै क्रतुः वै क्रतुः क्रतुर्वै वै क्रतुर्यज्ञमुखं यज्ञमुखं क्रतुर्वै वै क्रतुर्यज्ञमुखं क्रतुर्यज्ञमुखं यज्ञमुखं क्रतुः क्रतुर्यज्ञमुखं वाग्वाग्यज्ञमुखं क्रतुः क्रतुर्यज्ञमुखं वाग्यज्ञमुखं वाग्वाग्यज्ञमुखं यज्ञमुखं वाग्यज्ञमुखं यज्ञमुखं वाग्यज्ञमुखं यज्ञमुखं वाग्यज्ञमुखं यज्ञमुखमिति यज्ञमुखं वाग्यज्ञमुखं यज्ञमुखं वाग्वाग्यज्ञमुखमेवैव यज्ञमुखं वाग्वाग्यज्ञमुखमेव यज्ञमुखमेवैव यज्ञमुखं यज्ञमुखमेव पुरस्तात् पुरस्तादेव यज्ञमुखं यज्ञमुखमेव पुरस्तात् यज्ञमुखमिति यज्ञमुखम् एव पुरस्तात् पुरस्तादेवैव पुरस्ताद्विवि पुरस्तादेवैव पुरस्ताद्वि पुरस्ताद्विवि पुरस्तात् पुरस्ताद्वियातयति यातयति पुरस्तात् पुरस्ताद्वियातयति यातयति यातयति वियातयति प्रध्नस्य प्रध्नस्य यातयति वियातयति प्रध्नस्य यातयति प्रध्नस्य प्रध्नस्य यातयति यातयति ब्रह्मस्य विष्टपम् विष्टपम् ब्रह्मस्य याति इति यातीति ब्रह्मस्य विष्टपम् ब्रह्मस्य विष्टपम् विष्टपम् ब्रह्मस्य ब्रह्मस्य विष्टपम् चतुस्त्रिपुंशश्चतुस्त्रिपुंशो विष्टपम् ब्रह्मस्य ब्रह्मस्य विष्टपम् चतुस्त्रिपुंशः विष्टपम् चतुस्त्रिपुंशश्चतुस्त्रिपुंश विष्टपम् विष्टपम् चतुस्त्रिपुंश इति चतुस्त्रिपुंश विष्टपम् विष्टपम् चतुस्त्रिपुंश इति चतुस्त्रिपुंश इति चतुस्त्रिपुंशश्चतुस्त्रिपुंश इति दक्षिणतो दक्षिणत इति चतुस्त्रिपुंशश्चतुस्त्रिपुंश इति दक्षिणतः त्रिपुंश इति त्रिपुंशः इति दक्षिणतो दक्षिणत इति दक्षिणतो सावसौ दक्षिणत इति दक्षिणतो सौ दक्षिणतो सावसौ दक्षिणतो दक्षिणतो सौ वैवा असौ दक्षिणतो दक्षिणतो सौ वै असौ वैवा असावसौ वा आदित्य आदित्यो वा असावसौ वा आदित्यः आदित्य आदित्यो वैवा आदित्यो ब्रह्मस्य ब्रह्मस्यादित्यो वैवा आदित्यो ब्रह्मस्य आदित्यो ब्रह्मस्य ब्रह्मस्यादित्य आदित्यो ब्रह्मस्य विष्टपम् विष्टपम् ब्रह्मस्यादित्य आदित्यो ब्रह्मस्य विष्टपम् ब्रह्मस्य विष्टपम् विष्टपम् ब्रह्मस्य ब्रह्मस्य विष्टपम् ब्रह्मवर्चसम् ब्रह्मवर्चसम् विष्टपम् ब्रह्मस्य विष्टपम् ब्रह्मवर्चसम् विष्टपम् ब्रह्मवर्चसम् ब्रह्मवर्चसम् विष्टपम् विष्टपम् ब्रह्मवर्चसमेवैव ब्रह्मवर्चसम् विष्टपम् विष्टपम् ब्रह्मवर्चसमेव ब्रह्मवर्चसमेवैव ब्रह्मवर्चसम् ब्रह्मवर्चसमेव दक्षिणतो दक्षिणत एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेव दक्षिणतः ब्रह्मवर्चसमिति ब्रह्म वर्चसम् एव दक्षिणतो दक्षिणत एवैव दक्षिणतो धत्ते धत्ते दक्षिणत एवैव दक्षिणतो धत्ते दक्षिणतो धत्ते धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् दक्षिणो दक्षिणस्तस्मात् धत्ते धत्ते तस्मात् दक्षिणः दक्षिणो दक्षिणस्तस्मात् तस्मात् दक्षिणोर्ध्वोर्ध्वो दक्षिणस्तस्मात् तस्मात् दक्षिणोऽर्थः दक्षिणोर्ध्वोर्ध्वो दक्षिणो दक्षिणोऽर्थो ब्रह्मवर्तसितरो ब्रह्मवर्तसितरोऽर्थो दक्षिणो दक्षिणोऽर्थो ब्रह्मवर्तसितरः ब्रह्मवर्चसितरो ब्रह्मवर्चसितरोऽर्थोऽर्थो ब्रह्मवर्चसितरः प्रतिष्ठा प्रतिष्ठा ब्रह्मवर्चसितरोऽर्थोऽर्थो ब्रह्मवर्चसितरः प्रतिष्ठा ब्रह्मवर्चसितरः प्रतिष्ठा प्रतिष्ठा ब्रह्मवर्चसितरो ब्रह्मवर्चसितरः प्रतिष्ठा त्रयस्त्रिगुंशस्त्रयस्त्रिगुंश प्रतिष्ठा ब्रह्मवर्चसितरो ब्रह्मवर्चसितरः प्रतिष्ठा त्रयस्त्रिगुंशः ब्रह्मवर्चसितर इति ब्रह्मवर्चसितरः प्रतिष्ठा त्रयस्त्रिगुंशस्त्रयस्त्रिगुंश प्रतिष्ठा प्रतिष्ठा त्रयस्त्रिगुंश इति त्रयस्त्रिगुंश प्रतिष्ठा प्रतिष्ठा त्रयस्त्रिगुंश इति प्रतिष्ठेति प्रतिष्ठा त्रयस्त्रिगुंश इति त्रयस्त्रिगुंशस्त्रयस्त्रिगुंश इति पश्चात् पश्चादिति त्रयस्त्रिगुंशस्त्रयस्त्रिगुंश इति पश्चात् त्रिगुंश इति त्रयः त्रिगुंशः इति पश्चात् पश्चादिति पश्चात् प्रतिष्ठित्यै प्रतिष्ठित्यै पश्चादिति पश्चात् प्रतिष्ठित्यै पश्चात् प्रतिष्ठित्यै प्रतिष्ठित्यै पश्चात् पश्चात् प्रतिष्ठित्यै नाको नाकः प्रतिष्ठित्यै पश्चात् पश्चात् प्रतिष्ठित्यै नाकः प्रतिष्ठित्यै नाको नाकः प्रतिष्ठित्यै प्रतिष्ठित्यै नाकश्चत्रिगुंशश्चत्रिगुंशो नाकः प्रतिष्ठित्यै प्रतिष्ठित्यै नाकश्चत्रिगुंशः प्रतिष्ठित्या इति प्रतिष्ठित्यै नाकश्चत्रिगुंशश्चत्रिगुंशो नाको नाकश्चत्रिगुंश इति षट्त्रिगुंशो नाको नाकश्चत्रिगुंश इति षट्त्रिगुंश इति षट्त्रिगुंशश्चत्रिगुंश इत्युत्तरत उत्तरत इति षट्त्रिगुंशश्चत्रिगुंश इत्युत्तरतः त्रिगुंश इति षट् त्रिगुंशः उत्तरत उत्तरत इति इत्युत्तरतः सुवर्गस्सु वर्ग उत्तरत इति इत्युत्तरतः सुवर्गः रतस्सु वर्गस्सु वर्ग उत्तरत उत्तरतः सुवर्गो वै वै सुवर्ग उत्तरत उत्तरतः सुवर्गो वै उत्तरत इत्युत्तरतः वर्गो वै वै सुवर्गस्सु वर्गो वै लोको लोको वै सुवर्गस्सु वर्गो वै लोकः सुवर्ग इति सुवर्गः लोको लोको वै वै लोको नाको नाको लोको वै वै लोको नाकः लोको नाको नाको लोको लोको नाकः सुवर्गस्य सुवर्गस्य नाको लोको लोको नाकः सुवर्गस्य नाकः सुवर्गस्य सुवर्गस्य नाको नाकः सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य नाको नाकः सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्ट्यै समष्ट्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्ट्यै वर्गस्येति सुवः लोकस्य समष्ट्यै समष्ट्यै लोकस्य लोकस्य समष्ट्यै समस्या इति समष्ट्यै अग्नेर्भागो भागो अग्नेरग्नेर्भागो भागोऽस्यसि भागोऽग्नेरग्ने भागोऽसि भागोऽस्यसि भागो भागोऽसीतीत्यसि भागो भागोऽसीतीत्यस्यसीति पुरस्तात् पुरस्तादित्यस्यसीति पुरस्तात् पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुप पुरस्तादुपोप पुरस्तात् पुरस्तादुप दधाति दधात्युप पुरस्तात् पुरस्तादुप दधाति दधाति दधात्युपोप दधाति यज्ञमुखं यज्ञमुखं दधात्युपोप दधाति यज्ञमुखं दधाति यज्ञमुखं यज्ञमुखं दधाति दधाति यज्ञमुखं वै वै यज्ञमुखं दधाति दधाति यज्ञमुखं वै यज्ञमुखं वै वै यज्ञमुखं यज्ञमुखं वा अग्निरग्निर्वै यज्ञमुखं यज्ञमुखं वा अग्निः यज्ञमुखमिति यज्ञामुखं वा अग्निरग्निर्वै वा अग्निर्यज्ञमुखं यज्ञमुखमग्निर्वै वा अग्निर्यज्ञमुखम् अग्निर्यज्ञमुखं यज्ञमुखमग्निरग्निर्यज्ञमुखं दीक्षा दीक्षा यज्ञमुखमग्निरग्निर्यज्ञमुखं दीक्षामुखं दीक्षा दीक्षा यज्ञमुखं यज्ञमुखं दीक्षा यज्ञमुखं यज्ञमुखं दीक्षा यज्ञमुखं यज्ञमुखं दीक्षा यज्ञमुखं यज्ञमुखमिति यज्ञामुखं दीक्षा यज्ञमुखं यज्ञमुखं दीक्षा दीक्षा यज्ञमुखं ब्रह्म ब्रह्म यज्ञमुखं दीक्षा दीक्षा यज्ञमुखं ब्रह्म यज्ञमुखं ब्रह्म ब्रह्म यज्ञमुखं यज्ञमुखं ब्रह्म यज्ञमुखं यज्ञमुखं ब्रह्म यज्ञमुखं यज्ञमुखं ब्रह्म यज्ञमुखं यज्ञमुखमिति यज्ञामुखं ब्रह्म यज्ञमुखं यज्ञमुखं ब्रह्म ब्रह्म यज्ञमुखं त्रिवृत्त्यज्ञमुखं ब्रह्म ब्रह्म यज्ञमुखं त्रिवृत् यज्ञमुखं त्रिवृत्त्यज्ञमुखं यज्ञमुखं त्रिवृत्त्यज्ञमुखं यज्ञमुखं त्रिवृत्त्यज्ञमुखं यज्ञमुखं त्रिवृत्त्यज्ञमुखं यज्ञमुखमिति यज्ञामुखं त्रिवृत्त्यज्ञमुखं यज्ञमुखं त्रिवृत्त्यज्ञमुखमेवैव यज्ञमुखं त्रिवृत्त्यज्ञमुखमेव त्रिवृत् यज्ञमुखमेवैव यज्ञमुखं यज्ञमुखमेव पुरस्तात् पुरस्तादेव यज्ञमुखं यज्ञमुखमेव पुरस्तात् यज्ञमुखमिति यज्ञामुखम् एव पुरस्तात् पुरस्तादेवैव पुरस्ताद्विवि पुरस्तादेवैव पुरस्ताद्वि पुरस्ताद्विवि पुरस्तात् पुरस्ताद्वि जातयति जातयति विपुरस्तात् पुरस्ताद्वि जातयति यातयति यातयति विव्यातयति नृचक्षसान् नृचक्षसान् यातयति विव्यातयति नृचक्षसान् नृचक्षसान् नृचक्षसान् यातयति यातयति नृचक्षसां भागो भागो नृचक्षसां यातयति यातयति नृचक्षसां भागः नृचक्षसां भागो भागो नृचक्षसां नृचक्षसां भागो स्थिति भागो नृचक्षसां नृचक्षसां भागो नृचक्षसामिति नृचक्षसां भागो स्थिति भागो भागो सीतीत्यसि भागो भागो सीति सीतीत्यस्य सीति दक्षिणतो दक्षिणत इत्यस्य सीति दक्षिणतः दक्षिणतो दक्षिणत इति दक्षिणतः शुश्रुवागुंस शुश्रुवागुंसो दक्षिणत इति दक्षिणतः शुश्रुवागुंसः दक्षिणतः शुश्रुवागुंस शुश्रुवागुंसो दक्षिणतो दक्षिणतः शुश्रुवागुंसो वै वै शुश्रुवागुंसो दक्षिणतो दक्षिणतः शुश्रुवागुंसो वै शुश्रुवागुंसो वै वै शुश्रुवागुंस शुश्रुवागुंसो वै नृचक्षसो नृचक्षसो वै शुश्रुवागुंस शुश्रुवागुंसो वै नृचक्षसः वै नृचक्षसो नृचक्षसो वै वै नृचक्षसोन्नमन्न नृचक्षसो वै वै नृचक्षसोन्नम् नृचक्षसोन्नमन्नन् नृचक्षसो नृचक्षसोन्नम् धाता धातान्नम् नृचक्षसो नृचक्षसोन्नम् धाता नृचक्षस इति नृचक्षसः धाता धातान्नमन्नम् धाता जाताय जाताय धातान्नमन्नम् धाता जाताय धाता जाताय जाताय धाता धाता जातायैवैव जाताय धाता धाता जातायैव जातायैवैव जाताय जातायैवास्म अस्म एव जाताय जातायैवास्मै अस्मा अन्नमन्नमस्मा अस्मा अन्नमत्यत्यन्नमस्मा अस्मा अन्नमपि अन्नमप्यत्यन्नमन्नमपि दधाति दधात्यप्यन्नमन्नमपि दधाति दधाति दधात्यप्यपि दधाति तस्मात् तस्मात् दधात्यप्यपि दधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मात् जातो जातस्तस्मात् दधाति दधाति तस्मात् जातः स्मात् जातो जातस्तस्मात्तस्माज्जातोऽन्नमन्नम् जातस्तस्मात्तस्माज्जातोऽन्नम् जातोऽन्नमन्नम् जातो जातोऽन्नमत्यत्यन्नम् जातो जातोऽन्नमत्ति अन्नमत्यत्यन्नमन्नमत्ति जनित्रम् जनित्रमत्यन्नमन्नमत्ति जनित्रम् जनित्रम् जनित्रमत्यत्ति जनित्रग्स्पृतग्स्पृतम् जनित्रमत्यत्ति जनित्रग्स्पृतम् जनित्रग्स्पृतग्स्पृतम् जनित्रम् जनित्रग्स्पृतकौ सप्तदश सप्तदश स्पृतम् जनित्रम् जनित्रग्स्पृतकौ सप्तदशः सप्तदश सप्तदश स्पृतग्स्पृतकौ सप्तदश स्तोमस्तोमः सप्तदश स्पृतग्स्पृतकौ सप्तदश स्तोमः सप्तदश स्तोमस्तोमः सप्तदश सप्तदश स्तोम इति स्तोमः सप्तदश सप्तदश स्तोम इति सप्तदश इति सप्तदशः स्तोम इति स्तोमस्तोम इत्याहाहेति स्तोमस्तोम इत्याहाहेदीत्याहान्नमन्नमाहेदीत्याहान्नम् आहान्नमन्नमाहान्नम् वैवा अन्नमाहान्नम् वै अन्नम् वैवा अन्नमन्नम् वै जनित्रम् जनित्रम् वा अन्नमन्नम् वै जनित्रम् वै जनित्रम् जनित्रम् वै वै जनित्रमन्नमन्नम् जनित्रम् वै वै जनित्रमन्नम् जनित्रमन्नमन्नम् जनित्रम् जनित्रमन्नगो सप्तदश सप्तदशोऽन्नम् जनित्रम् जनित्रमन्नगो सप्तदश नगो सप्तदश सप्तदशोऽन्नमन्नगो सप्तदशोऽन्नमन्नगो सप्तदशोऽन्नमन्नगो सप्तदशोऽन्नम् सप्तदशोऽन्नमन्नगो सप्तदश सप्तदशोऽन्नमेवैवान्नगो सप्तदश सप्तदशोऽन्नमेव सप्तदश इति सप्तादशः अन्नमेवैवान्नमन्नमेव दक्षिणतो दक्षिणत एवान्नमन्नमेव दक्षिणतः दक्षिणतो दक्षिणत एवैव दक्षिणतो धत्ते धत्ते दक्षिणत एवैव दक्षिणतो धत्ते दक्षिणतो धत्ते धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् धत्ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन दक्षिणेन तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन तस्मात् दक्षिणेन दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नमन्नम् दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नम् दक्षिणेनान्नमन्नम् दक्षिणेन दक्षिणेनान्नमद्यतेऽद्यतेऽन्नम् दक्षिणेन दक्षिणेनान्नमद्यते अन्नमद्यतेऽद्यतेऽन्नमन्नमद्यते मित्रस्य मित्रस्याद्यतेऽन्नमन्नमद्यते मित्रस्याद्यते मित्रस्य मित्रस्याद्यतेऽद्यते मित्रस्य भागो भागो मित्रस्याद्यतेऽद्यते मित्रस्य भागः मित्रस्य भागो भागो मित्रस्य मित्रस्य भागो श्रि भागो मित्रस्य मित्रस्य भागोऽसि भागो श्रि भागो भागोऽसीदीत्यसि भागो भागोऽसीति सीदीत्यस्य सीति पश्चात् पश्चादित्यस्य सीति पश्चात् पश्चात् पश्चादिरीति पश्चात् प्राणः प्राणः पश्चादिरीति पश्चात् प्राणः पश्चात् प्राणः प्राणः पश्चात् पश्चात् प्राणो वै वै प्राणः पश्चात् पश्चात् प्राणो वै प्राणो वै वै प्राणः प्राणो वै मित्रो मित्रो वै प्राणः प्राणो वै मित्रः प्राण इति प्राणः वै मित्रो मित्रो वै वै मित्रो पानो पानो मित्रो वै वै मित्रो पानः मित्रो पानो पानो मित्रो मित्रो पानो वरुणो वरुणो पानो मित्रो मित्रो पानो वरुणः पानो वरुणो वरुणो पानो पानो वरुणः प्राणापानौ प्राणापानो वरुणो पानो पानो वरुणः प्राणापानौ वरुणाणस्य पानः प्राणापानौ प्राणापानो वरुणो वरुण प्राणापानावेवैव प्राणापानो वरुणो वरुण प्राणापानावेव प्राणापानावेवैव प्राणापानौ प्राणापानावेवास्मिन्नस्मिन्नेव प्राणापानौ प्राणापानावेवास्मिन् प्राणापानाविद्य प्राण एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति दधाति दधात्यस्मिन्नस्मिन् दधाति दिवो दिवो दधात्यस्मिन्नस्मिन् दधाति दिवः दधाति दिवो दिवो दधाति दधाति दिवो वृष्टिर्वृष्टिर्दिवो दधाति दधाति दिवो वृष्टिः दिवो वृष्टिर्वृष्टिर्दिवो दिवो वृष्टिर्वाता वाता वृष्टिर्दिवो दिवो वृष्टिर्वाता वृष्टिर्वाता वाता वृष्टिर्वृष्टिर्वाता स्फृता स्फृता वाता वृष्टिर्वृष्टिर्वाता स्फृताः वाता स्फृता स्फृता वाता वाता स्फृता एकविघोष एकविघोष स्फृता वाता वाता स्फृता एकविघोष स्फृता एकविघोष एकविघोष स्फृता स्फृता एकविघोष स्तोम स्तोम एकविघोष स्फृता स्फृता एकविघोष स्तोमः एकविघोष स्तोम स्तोम एकविघोष एकविघोष स्तोम इति स्तोम एकविघोष एकविघोष स्तोम इति एकविघोष इत्येक विपुंसः स्तोमस्तोम इत्याह हेति स्तोमस्तोम इत्याह हेदीत्याह प्रतिष्ठा प्रतिष्ठा हेदीत्याह प्रतिष्ठा प्रतिष्ठा प्रतिष्ठाः प्रतिष्ठा वै वै प्रतिष्ठाः प्रतिष्ठा वै प्रतिष्ठा वै वै प्रतिष्ठा प्रतिष्ठा वा एकविपुंस एकविपुंसो वै प्रतिष्ठा प्रतिष्ठा वा एकविपुंसः प्रतिष्ठेति प्रतिष्ठा एकविपुंस एकविपुंसो वै वा एकविपुंसः प्रतिष्ठित्यै प्रतिष्ठित्या एकविपुंसो वै वा एकविपुंसः प्रतिष्ठित्यै एकविपुंसः प्रतिष्ठित्यै प्रतिष्ठित्या एकविपुंस एकविपुंसः प्रतिष्ठित्या इन्द्रस्येन्द्रस्य प्रतिष्ठित्या एकविपुंस एकविपुंसः प्रतिष्ठित्या इन्द्रस्य एकविपुंस इत्येका विपुंसः प्रतिष्ठित्या इन्द्रस्येन्द्रस्य प्रतिष्ठित्यै प्रतिष्ठित्या इन्द्रस्य भागो भाग इन्द्रस्य प्रतिष्ठित्यै प्रतिष्ठित्या इन्द्रस्य भागः प्रतिष्ठित्या इति प्रतिष्ठित्यै इन्द्रस्य भागो भाग इन्द्रस्येन्द्रस्य भागो स्थिति भाग इन्द्रस्येन्द्रस्य भागोऽसि भागो स्थिति भागो भागोऽसीतीत्यसि भागो भागोऽसीति असीतीत्यस्य सीत्युत्तरत उत्तरत इत्यस्य सीत्युत्तरतः उत्तरत उत्तरत इतीत्युत्तरत ओज ओज उत्तरत इतीत्युत्तरत ओजः उत्तरत ओज ओज उत्तरत ओजो वै वा ओज उत्तरत ओजो वै तरत इत्युत्तरतः ओजो वै वा ओज ओजो वा इन्द्र इन्द्रो वा ओज ओजो वा इन्द्रः वा इन्द्र इन्द्रो वै वा इन्द्र ओज ओज इन्द्रो वै वा इन्द्र ओजः इन्द्र ओज ओज इन्द्र इन्द्र ओजो विष्णुर्विष्णुरोज इन्द्र इन्द्र ओजो विष्णुः ओजो विष्णुर्विष्णुरोज ओजो विष्णुरोज ओजो विष्णुरोज ओजो विष्णुरोजः विष्णुरोज ओजो विष्णुर्विष्णुरोजः क्षत्रं क्षत्रमोजो विष्णुर्विष्णुरोजः क्षत्रम् ओजः क्षत्रं क्षत्रमोज ओजः क्षत्रमोज ओजः क्षत्रमोज ओजः क्षत्रमोजः क्षत्रमोज ओजः क्षत्रं क्षत्रमोजः पञ्चदश पञ्चदश ओजः क्षत्रं क्षत्रमोजः पञ्चदशः ओजः पञ्चदश पञ्चदश ओज ओजः पञ्चदश ओज ओजः पञ्चदश ओज ओजः पञ्चदश ओजः पञ्चदश ओज ओजः पञ्चदश पञ्चदश ओज एवैवौज पञ्चदश पञ्चदश ओज एव पञ्चदश इति पञ्चदशः एवैवौज ओज एवोत्तरत उत्तरत एवौज ओज एवोत्तरतः एवोत्तरत उत्तरत एवैवोत्तरतो धत्ते धत्त उत्तरत एवैवोत्तरतो धत्ते धत्तो धत्ते धत्त उत्तरत उत्तरतो धत्ते तस्मात् तस्मात् धत्त उत्तरत उत्तरतो धत्ते तस्मात् उत्तरत इत्युत्तरतः तस्मात् तस्मात् धत्ते धत्ते तस्मादुत्तरतो विप्रजायुत्तरतो विप्रजायै तस्मात् धत्ते धत्ते तस्मादुत्तरतो विप्रजायै तस्मादुत्तरतो विप्रजायुत्तरतो विप्रजायै तस्मात् तस्मादुत्तरतो विप्रजायै जयति यत्युत्तरतो विप्रजायै तस्मात् तस्मादुत्तरतो विप्रजायै जयति तरतो विप्रजायै जयति जयत्युत्तरतो विप्रजायुत्तरतो विप्रजायै जयति वसूनां वसूनां जयत्युत्तरतो विप्रजायुत्तरतो विप्रजायै जयति वसूनात्युत्तरतः अभिप्रजायी वसूनां वसूनां जेति जेति वसूनां भागो भागो वसूनां जेति जेति वसूनां भागः वसूनां भागो भागो वसूनां वसूनां भागोऽस्ति भागो वसूनां वसूनां भागोऽसि भागोऽस्ति भागो भागोऽसीतीत्यसि भागो भागोऽसीति सीदीत्यस्य सीति पुरस्तात् पुरस्तादित्यस्य सीति पुरस्तात् पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुप पुरस्तादुपोप पुरस्तात् पुरस्तादुपदधाति दधात्युप पुरस्तात् पुरस्तादुप दधाति दधाति दधात्युपोप दधाति यज्ञमुखं यज्ञमुखं दधात्युपोप दधाति यज्ञमुखं दधाति यज्ञमुखं यज्ञमुखं दधाति दधाति यज्ञमुखं वै वै यज्ञमुखं दधाति दधाति यज्ञमुखं वै यज्ञमुखं वै वै यज्ञमुखं यज्ञमुखं वै वसवो वसवो वै यज्ञमुखं यज्ञमुखं वै वसवः यज्ञमुखमिति यज्ञमुखं वै वसवो वसवो वै वै वसवो यज्ञमुखं यज्ञमुखं वसवो वै वै वसवो यज्ञमुखं वसवो यज्ञमुखं यज्ञमुखं वसवो वसवो यज्ञमुखगुं रुद्रा रुद्रा यज्ञमुखं वसवो वसवो यज्ञमुखगुं रुद्राः यज्ञमुखगुं रुद्रा रुद्रा रुद्रायज्ञमुखं यज्ञमुखगो रुद्रायज्ञमुखं यज्ञमुखगो रुद्रायज्ञमुखं यज्ञमुखगो रुद्रायज्ञमुखं यज्ञमुखमिति यज्ञमुखम् रुद्रायज्ञमुखं यज्ञमुखगो रुद्रा रुद्रायज्ञमुखं चतुर्भिगोंशश्चतुर्भिगोंशो यज्ञमुखगो रुद्रा रुद्रायज्ञमुखं चतुर्भिगोंशः मुखं चतुर्भिगोंशश्चतुर्भिगोंशो यज्ञमुखं यज्ञमुखं चतुर्भिगोंशो यज्ञमुखं यज्ञमुखं चतुर्भिगोंशो यज्ञमुखं यज्ञमुखं चतुर्भिगोंशो यज्ञमुखं ंशश्चतुर्विगोंशश्चतुर्विगोंशश्चतुर्विगोंशश्चतुर्विगोंशश्चतुर्विगोंशो यज्ञमुखमेवैवयज्ञमुखञ्जतुर्विगोंशश्चतुर्विगोंशो यज्ञमुखमेव पुरस्तादेवैव पुरस्ताद्विव पुरस्तादेवैव यादयित्यादित्यानामादित्यानां भागो भाग आदित्यानां यादयति यादयित्यादित्यानां भागः आदित्यानां भागो भाग आदित्यानां आदित्यानां भागोऽसि भाग आदित्यानामादित्यानां भागोऽसि भागोऽस्यति भागो भागोऽसीदित्यसि भागो भागोऽसीति असीदित्यस्य सीति दक्षिणतो दक्षिणत इत्यस्य सीति दक्षिणतः दक्षिणतो दक्षिणत इदीति दक्षिणतोन्नमन्नं दक्षिणत इदीति दक्षिणतोऽन्नं दक्षिणतोऽन्नमन्नं दक्षिणतो दक्षिणतोऽन्नं वै वा अन्नं दक्षिणतो दक्षिणतोऽन्नं वै अन्नं वै वा अन्नमन्नं वा आदित्या आदित्या वा अन्नमन्नं वा आदित्या आदित्या आदित्या वै वा आदित्या अन्नमन्नमादित्या वै वा आदित्या अन्नम् आदित्या अन्नमन्नमादित्या आदित्या अन्नं मरुतो मरुतोऽन्नमादित्या आदित्या अन्नं मरुतः अन्नं मरुतो मरुतोऽन्नमन्नं मरुतोऽन्नमन्नं मरुतोऽन्नमन्नं मरुतोऽन्नम् मरुतोऽन्नमन्नं मरुतो मरुतोऽन्नं गर्भा गर्भा अन्नं मरुतो मरुतोऽन्नं गर्भा अन्नं गर्भा गर्भा अन्नमन्नं गर्भा अन्नमन्नं गर्भा अन्नमन्नं गर्भा अन्नम् गर्भा अन्नमन्नं गर्भा गर्भा अन्नं पञ्चविघोंश पञ्चविघोंशोऽन्नं गर्भा गर्भा अन्नं पञ्चविघोंश अन्नं पञ्चविघोंश पञ्चविघोंशोऽन्नमन्नं पञ्चविघोंशोऽन्नमन्नं पञ्चविघोंशोऽन्नमन्नं पञ्चविघोंशोऽन्नम् पञ्चविघोंशोऽन्नमन्नं पञ्चविघोंश पञ्चविघोंशोऽन्नमेवैव अन्नं पञ्चविघोंश पञ्चविघोंशोऽन्नमेव पञ्चविघोंश इति पञ्च विघोंशः अन्नमेवैवान्नमन्नमेव दक्षिणतो दक्षिणत एवान्नमन्नमेव दक्षिणतः एव दक्षिणतो दक्षिणत एवैव दक्षिणतो धत्ते धत्ते दक्षिणत एवैव दक्षिणतो धत्ते दक्षिणतो धत्ते धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् धत्ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन दक्षिणेन तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन दक्षिणेन दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नमन्नं दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नम् दक्षिणेनान्नमन्नं दक्षिणेन दक्षिणेनान्नमद्यते द्यदेन्नं दक्षिणेन दक्षिणेनान्नमद्यते नमद्यते द्यदेन्नमन्नमद्यते दित्या अदित्या अद्यतेन्नमन्नमद्यते दित्यै दित्या अदित्या अद्यदाद्यते दित्यै भागो भागोदित्या अद्यते द्यते दित्यै भागः अदित्यै भागो भागोदित्या अदित्यै भागो भागोदित्यादित्यै भागोऽसि भागोऽसि भागो भागोऽसीतीत्यसि भागो भागोऽसीति असीतीत्यस्य सीति पश्चात् पश्चादित्यस्य सीति पश्चात् पश्चात् पश्चादिति पश्चात् प्रतिष्ठा प्रतिष्ठा पश्चादिति पश्चात् प्रतिष्ठा पश्चात् प्रतिष्ठा प्रतिष्ठा पश्चात् पश्चात् प्रतिष्ठा वै वै प्रतिष्ठा पश्चात् पश्चात् प्रतिष्ठा वै प्रतिष्ठा वै वै प्रतिष्ठा प्रतिष्ठा वा अदितिरदितिर्वै प्रतिष्ठा प्रतिष्ठा वा अदितिः तिष्ठेति प्रतिष्ठादिर्वै वा अदितिः प्रतिष्ठा प्रतिष्ठादिर्वै वा अदितिः प्रतिष्ठा प्रतिष्ठा प्रतिष्ठादिदिरदिति प्रतिष्ठा पूषा पूषा प्रतिष्ठादिदिरदिति प्रतिष्ठा पूषा प्रतिष्ठा पूषा पूषा प्रतिष्ठा प्रतिष्ठा पूषा प्रतिष्ठा प्रतिष्ठा प्रतिष्ठा पूषा प्रतिष्ठा प्रतिष्ठा पूषा प्रतिष्ठा प्रतिष्ठेति प्रतिष्ठा पूषा प्रतिष्ठा प्रतिष्ठा पूषा पूषा प्रतिष्ठा तृणवस्तृणवः प्रतिष्ठा पूषा पूषा प्रतिष्ठा तृणवः प्रतिष्ठा तृणवस्तृणवः प्रतिष्ठा प्रतिष्ठा तृणवः प्रतिष्ठित्यै प्रतिष्ठित्यै तृणवः प्रतिष्ठा प्रतिष्ठा तृणवः प्रतिष्ठित्यै प्रतिष्ठेति प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठित्यै तृणवस्तृणवः प्रतिष्ठित्यै देवस्य देवस्य प्रतिष्ठित्यै तृणवस्तृणवः प्रतिष्ठित्यै देवस्य तृणव इति त्रीणवः प्रतिष्ठित्यै देवस्य देवस्य प्रतिष्ठित्यै प्रतिष्ठित्यै देवस्य सविदुः सविदुर्देवस्य प्रतिष्ठित्यै प्रतिष्ठित्यै देवस्य सविदुः प्रतिष्ठित्या इति प्रतिष्ठित्यै देवस्य सविदुः सविदुर्देवस्य देवस्य सविदुर्भागो भागस्य विदुर्देवस्य देवस्य सविदुर्भागः सविदुर्भागो भागस्य विदुस्य विदुर्भागोऽस्यति भागस्य विदुस्य विदुर्भागोऽसि भागोऽस्यति भागो भागोऽसीदित्यसि भागो भागोऽसीति असीदित्यस्य सीत्युत्तरत उत्तरत इत्यस्य सीत्युत्तरतः इत्युत्तरत उत्तरत इदीत्युत्तरतो ब्रह्म ब्रह्मोत्तरत इदीत्युत्तरतो ब्रह्म उत्तरतो ब्रह्म ब्रह्मोत्तरत उत्तरतो ब्रह्म वै वै ब्रह्मोत्तरत उत्तरतो ब्रह्म वै तरत इत्युत्तरतः ब्रह्म वै वै ब्रह्म ब्रह्म वै देवो देवो वै ब्रह्म ब्रह्म वै देवः वै देवो देवो वै वै देवः सविता सविता देवो वै वै देवः सविता देवः सविता सविता देवो देवः सविता ब्रह्म ब्रह्म सविता देवो देवः सविता ब्रह्म सविता ब्रह्म ब्रह्म सविता सविता ब्रह्म बृहस्पतिर् बृहस्पतिर् ब्रह्म सविता सविता ब्रह्म बृहस्पतिः ब्रह्म बृहस्पतिर् बृहस्पतिर् ब्रह्म ब्रह्म बृहस्पतिर् ब्रह्म ब्रह्म बृहस्पतिर् ब्रह्म ब्रह्म बृहस्पतिर् ब्रह्म बृहस्पतिर् ब्रह्म ब्रह्म बृहस्पतिर् बृहस्पतिर् ब्रह्म चतुष्टोमश्चतुष्टोमो ब्रह्म बृहस्पतिर् बृहस्पतिर् ब्रह्म चतुष्टोमः चतुष्टोमश्चतुष्टोमो ब्रह्म ब्रह्म चतुष्टोमो ब्रह्म वर्चसं ब्रह्म वर्चसं चतुष्टोमो ब्रह्म ब्रह्म चतुष्टोमो ब्रह्म वर्चसं चतुष्टोमो ब्रह्म वर्चसं चतुष्टोमश्चतुष्टोमो ब्रह्म वर्चसमेवैव ब्रह्म वर्चसं चतुष्टोमश्चतुष्टोमो ब्रह्म वर्चसमेव चतुष्टोम इति चतुः स्तोमः ब्रह्म वर्चसमेवैव ब्रह्म वर्चसं ब्रह्म वर्चसमेवोत्तरत उत्तरत एव ब्रह्म वर्चसं ब्रह्म वर्चसमेवोत्तरतः ब्रह्म वर्चसमिति ब्रह्म वर्चसम् एवोत्तरत उत्तरत एवैवोत्तरतो धत्ते धत्त उत्तरत एवैवोत्तरतो धत्ते धत्ते धत्त उत्तरत उत्तरतो धत्ते तस्मात् धत्त उत्तरत उत्तरतो धत्ते तस्मात् उत्तरत इत्युत्तरतः तस्मात् धत्ते धत्ते तस्मादुत्तर उत्तरस्तस्मात् धत्ते धत्ते तस्मादुत्तरः तस्मादुत्तर उत्तरस्तस्मात् तस्मादुत्तरोर्ध्वोर्ध उत्तरस्तस्मात् तस्मादुत्तरोर्ध्वः उत्तरोर्ध्वोर्ध उत्तर उत्तरोर्ध्वो ब्रह्मवर्चसितरो ब्रह्मवर्चसितरोर्ध उत्तर उत्तरोर्ध्वो ब्रह्मवर्चसितरः उत्तर इत्युत ब्रह्मवर्चसितरो ब्रह्मवर्चसितरोर्ध्वोर्ध्वो ब्रह्मवर्चसितरः सावित्रपदी सावित्रपदी ब्रह्मवर्चसितरोर्ध्वोर्ध्वो ब्रह्मवर्चसितरः सावित्रपदी ब्रह्मवर्चसितरः सावित्रपदी सावित्रपदी ब्रह्मवर्चसितरो ब्रह्मवर्चसितरः सावित्रपदी भवति भवति सावित्रपदी ब्रह्मवर्चसितरो ब्रह्मवर्चसितरः सावित्रपदी भवति ब्रह्मवर्चसितर इति ब्रह्मवर्चसितरः सावित्रपदी भवति भवति सावित्रपदी सावित्रपदी भवति प्रसूत्यै प्रसूत्यै भवति सावित्रपदी सावित्रपदी भवति प्रसूत्यै सावित्रपदीति सावित्रापदी भवति प्रसूत्यै प्रसूत्यै भवति भवति प्रसूत्यै तस्मात् तस्मात् प्रसूत्यै भवति भवति प्रसूत्यै तस्मात् तस्मात् तस्मात् प्रसूत्यै प्रसूत्यै तस्मात् ब्राह्मणानां ब्राह्मणानां तस्मात् प्रसूत्यै प्रसूत्यै तस्मात् ब्राह्मणानां प्रसूत्या इति प्रासूत्यै तस्मात् ब्राह्मणानां ब्राह्मणानां तस्मात् तस्मात् ब्राह्मणानामुदीक्षुदि चे ब्राह्मणानां तस्मात् तस्मात् ब्राह्मणानामुदीचि ब्राह्मणानामुदीक्षुदि च उदीची ब्राह्मणानाम् ब्राह्मणानामुदीची सनिः सनिरुदीची ब्राह्मणानाम् ब्राह्मणानामुदीची सनिः उदीची सनिः सनिरुदीचिदीची सनिः प्रसूता प्रसूता सनिरुदीचिदीची सनिः प्रसूता सनिः प्रसूता प्रसूता सनिः सनिः प्रसूता धर्त्र धर्त्रः प्रसूता सनिः सनिः प्रसूता धर्त्रः प्रसूता धर्त्रो धर्त्रः प्रसूता प्रसूता धर्त्रश्चतुष्टोमश्चतुष्टोमो धर्त्रः प्रसूता प्रसूता धर्त्रश्चतुष्टोमः सूतेति प्रासूता धर्त्रश्चतुष्टोमश्चतुष्टोमो धर्त्रो धर्त्रश्चतुष्टोम इति चतुष्टोमो धर्त्रो धर्त्रश्चतुष्टोम इति चतुष्टोम इति चतुष्टोमश्चतुष्टोम इति पुरस्तात् पुरस्तादिति चतुष्टोमश्चतुष्टोम इति पुरस्तात् चतुष्टोम इति चतुः स्तोमः पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुपास्तादुपोप पुरस्तात् पुरस्तादुपदधातिरधात्युपपुरस्तात् पुरस्तादुपदधाति दधाति दधात्युपोपदधाति यज्ञमुखं यज्ञमुखं दधात्युपोपदधाति यज्ञमुखं दधाति यज्ञमुखं यज्ञमुखं दधातिरधाति यज्ञमुखं वै वै यज्ञमुखं दधातिरधाति यज्ञमुखं वै यज्ञमुखं वै वै यज्ञमुखं यज्ञमुखं वै धर्त्र धर्त्र वै यज्ञमुखं यज्ञमुखं वै धर्त्रः यज्ञमुखमिति यज्ञमुखं वै धर्त्र धर्त्र वै वै धर्त्रो यज्ञमुखं यज्ञमुखं धर्त्रो वै वै धर्त्रो यज्ञमुखं धर्त्रो यज्ञमुखं यज्ञमुखं धर्त्रो धर्त्रो यज्ञमुखं चतुष्टोमश्चतुष्टोमो यज्ञमुखं धर्त्रो धर्त्रो यज्ञमुखं चतुष्टोमः यज्ञमुखं चतुष्टोमश्चतुष्टोमो यज्ञमुखं यज्ञमुखं चतुष्टोमो यज्ञमुखं यज्ञमुखं चतुष्टोमो यज्ञमुखं यज्ञमुखं चतुष्टोमो यज्ञमुखं यज्ञमुखमिति यज्ञमुखं चतुष्टोमो यज्ञमुखं यज्ञमुखं चतुष्टोमश्चतुष्टोमो यज्ञमुखमेवैव यज्ञमुखं चतुष्टोमश्चतुष्टोमो यज्ञमुखमेव चतुष्टोम इति चतुः स्तोमः यज्ञमुखमेवैव यज्ञमुखं यज्ञमुखमेव पुरस्तात् पुरस्तादेव यज्ञमुखं यज्ञमुखमेव पुरस्तात् यज्ञमुखमिति यज्ञामुखम् एव पुरस्तात् पुरस्तादेवैव पुरस्ताद्विमि पुरस्तादेवैव पुरस्ताद्वि पुरस्ताद्विमि पुरस्तात् पुरस्ताद्वि यातयति यातयति पुरस्तात् पुरस्ताद्वि यातयति यातयति यातयति यातयति यावानां यावानां यातयति यातयति यावानां यावानां यावानां यातयति यातयति यावानां भागो भागो यावानां यातयति यातयति यावानां भागः यावानां भागो भागो यावानां यावानां भागो स्यति भागो यावानां यावानां भागोऽसि भागोऽसि भागो भागोऽसीतीत्यसि भागो भागोऽसीति असीतीत्यस्यसीति दक्षिणतो दक्षिणत इत्यस्यसीति दक्षिणतः दक्षिणतो दक्षिणत इतीति दक्षिणतो मासा मासा दक्षिणत इतीति दक्षिणतो मासा दक्षिणतो मासा मासा दक्षिणतो मासा वै वै मासा दक्षिणतो दक्षिणतो मासा वै मासा वै वै मासा मासा वैया वाया वा वै मासा मासा वैया वाया वाया वा वै वैया वा अर्धमासा अर्धमासाया वा वै वैया वा अर्धमासा अर्धमासा अर्धमासाया वाया वा अर्धमासा अया वा अया वा अर्धमासाया वाया वा अर्धमासा अया वा अर्धमासा अर्धमासा अया वास्तस्मात्तस्मादया वा अर्धमासा अर्धमासा अया वास्तस्मात् अर्धमासा इत्यर्धमासा अया वास्तस्मात्तस्मादया वा अया वास्तस्मात् दक्षिणावृतो दक्षिणावृतस्तस्मादया वा अया वास् दक्षिणावृतः तस्मात् दक्षिणावृतो दक्षिणावृतस्तस्मात् तस्मात् दक्षिणावृतो मासा मासा दक्षिणावृतस्तस्मात् तस्मात् दक्षिणावृतो मासाः दक्षिणावृतो मासा मासा दक्षिणावृतो दक्षिणावृतो मासा अन्नमन्नम् मासा दक्षिणावृतो दक्षिणावृतो मासा अन्नम् दक्षिणावृत इति दक्षिणा आवृतः मासा अन्नमन्नम् मासा मासा अन्नम् वैवा अन्नम् मासा मासा अन्नम् वै अन्नम् वै वा अन्नमन्नम् वैया वाया वा अन्नमन्नम् वैया वाया वाया वा वै वैया वा अन्नमन्नय्या वा वै वैया वा अन्नम् या वा अन्नमन्नय्या वाया वा अन्नम् प्रजाः प्रजा अन्नय्या वाया वा अन्नम् प्रजाः प्रजाः प्रजा अन्नमन्नम् प्रजा अन्नमन्नम् प्रजा अन्नमन्नम् प्रजा अन्नम् प्रजा अन्नमन्नम् प्रजाः प्रजा अन्नमेवैवान्नम् प्रजाः प्रजा अन्नमेव प्रजा इति प्राजा अन्नमेवैवान्नमन्नमेव दक्षिणतो दक्षिणत एवान्नमन्नमेव दक्षिणतः एव दक्षिणतो दक्षिणत एवैव दक्षिणतो धत्ते धत्ते दक्षिणत एवैव दक्षिणतो धत्ते दक्षिणतो धत्ते धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन दक्षिणेन तस्मात् धत्ते धत्ते तस्मात् दक्षिणेन तस्मात् दक्षिणेन दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नमन्नम् दक्षिणेन तस्मात् तस्मात् दक्षिणेनान्नम् दक्षिणेनान्नमन्नम् दक्षिणेन दक्षिणेनान्नमद्यते अद्यतेऽन्नम् दक्षिणेन दक्षिणेनान्नमद्यते अन्नमद्यते अद्यतेऽन्नमन्नमद्यत गर्भूणाम् ऋभूणामद्यतेऽन्नमन्नमद्यत गर्भूणाद्यदर्भूणाम् ऋभूणामद्यते अद्यदर्भूणाम् भागो भागर्भूणामद्यते अद्यदर्भूणाम् भागः ऋभूणाम् भागो भागर्भूणाम् ऋभूणाम् भागोऽस्य भागर्भूणाम् ऋभूणाम् भागोऽसि भागोऽस्य भागो भागोऽसीतीत्यसि भागो भागोऽसीति सीदित्यस्य सीति पश्चात् पश्चादित्यस्य सीति पश्चात् पश्चात् पश्चादिदीति पश्चात् प्रतिष्ठित्यै प्रतिष्ठित्यै पश्चादिदीति पश्चात् प्रतिष्ठित्यै पश्चात् प्रतिष्ठित्यै प्रतिष्ठित्यै पश्चात् पश्चात् प्रतिष्ठित्यै विवर्तो विवर्तः प्रतिष्ठित्यै पश्चात् पश्चात् प्रतिष्ठित्यै विवर्तः प्रतिष्ठित्यै विवर्तो विवर्तः प्रतिष्ठित्यै प्रतिष्ठित्यै विवर्तो अष्टाचत्वारिंशो अष्टाचत्वारिंशो विवर्तः प्रतिष्ठित्यै प्रतिष्ठित्यै विवर्तो अष्टाचत्वारिंशः प्रतिष्ठित्या इति प्रतिष्ठित्यै विवर्तो अष्टाचत्वारिंशो अष्टाचत्वारिंशो विवर्तो विवर्तो अष्टाचत्वारिंश इति अष्टाचत्वारिंशो विवर्तो विवर्तो अष्टाचत्वारिंश इति विवर्त इति विवर्तः अष्टाचत्वारिंश इत्यष्टाचत्वारिंशो अष्टाचत्वारिंश इत्युत्तरत उत्तरत इत्यष्टाचत्वारिंशो अष्टाचत्वारिंश इत्युत्तरत अष्टाचत्वारिंश इत्यष्टाचत्वारिंशः इत्युत्तरत उत्तरत इत्युत्तरतो नयोरनयोरुत्तरत इत्युत्तरतो नयोः उत्तरतो नयोरनयोरुत्तरत उत्तरतो नयोर्लोकयोर्लोकयोरनयोरुत्तरत उत्तरतो नयोर्लोकयोः उत्तरत इत्युतो तरतः लोकयोर्लोकयोर्नयोरनयोर्लोकयोस्वीर्यत्वाय सवीर्यत्वाय लोकयोरनयोरनयोर्लोकयोस्वीर्यत्वाय लोकयोस्वीर्यत्वाय सवीर्यत्वाय लोकयोर्लोकयोस्वीर्यत्वाय तस्मात् तस्मात् सवीर्यत्वाय लोकयोर्लोकयोस्वीर्यत्वाय तस्मात् सवीर्यत्वाय तस्मात् तस्मात् सवीर्यत्वाय सवीर्यत्वाय तस्मादिमाविमौ तस्मात् सवीर्यत्वाय सवीर्यत्वाय तस्मादिमौ सवीर्यत्वायेति सवीर्यत्वाय तस्मादिमाविमौ तस्मात् तस्मादिमौ लोकौ लोकाविमौ तस्मात् तस्मादिमौ लोकौ लोकौ लोकाविमाविमौ लोकौ समावद्वीर्यौ समावद्वीर्यौ लोकाविमाविमौ लोकौ समावद्वीर्यौ लोकौ समावद्वीर्यौ समावद्वीर्यौ लोकौ लोकौ समावद्वीर्यौ यस्य यस्य समावद्वीर्यौ लोकौ लोकौ समावद्वीर्यौ यस्य समावद्वीर्यौ यस्यस्य समावद्वीर्यौ समावद्वीर्यौ यस्य मुख्यवतेर्मुख्यवतेर्यस्य समावद्वीर्यौ समावद्वीर्यौ यस्य मुख्यवती समावद्वीर्याविति समावत् वीर्यौ यस्य मुख्यवतेर्मुख्यवतेर्यस्यस्य मुख्यवतेः पुरस्तात् पुरस्तान्मुख्यवतेर्यस्य यस्य मुख्यवतेः पुरस्तात् मुख्यवतेः पुरस्तात् पुरस्तान्मुख्यवतेर्मुख्यवतेः पुरस्तादुपधीयन्त उपधीयन्ते पुरस्तान्मुख्यवतेर्मुख्यवतेः पुरस्तादुपधीयन्ते मुख्यवतेरिति मुख्यावतेः पुरस्तादुपधीयन्त उपधीयन्ते पुरस्तात् पुरस्तादुपधीयन्ते मुख्यो मुख्य उपधीयन्ते पुरस्तात् पुरस्तादुपधीयन्ते मुख्यः उपधीयन्ते मुख्यो मुख्य उपधीयन्त उपधीयन्ते मुख्य एवैव मुख्य उपधीयन्त उपधीयन्ते मुख्य एव उपधीयन्त इत्युपाधीयन्ते मुख्य एव एव मुख्यो मुख्य एव भवति भवत्येव मुख्यो मुख्य एव भवति एव भवति भवत्येवैव भवत्या भवत्येवैव भवत्या भवति भवत्या स्यास्या भवति भवत्या स्यास्या स्यास्य मुख्यो मुख्यो स्यास्य मुख्यः मुख्यो मुख्यो स्यास्य मुख्यो जायते जायते मुख्यो स्यास्य मुख्यो जायते मुख्यो जायते जायते मुख्यो मुख्यो जायते यस्य यस्य जायते मुख्यो मुख्यो जायते यस्य जायते यस्य यस्य जायते जायते यस्यान्नवतीरन्नवतीर्यस्य जायते जायते यस्यान्नवतीर्यस्यान्नवतीर्न्नवतीर्यस्य यस्यान्नवतीर्दक्षिणतो दक्षिणतोऽन्नवतीर्यस्य यस्यान्नवतीर्दक्षिणतः अन्नवतीर्दक्षिणतो दक्षिणतोऽन्नवतीरन्नवतीर्दक्षिणतोऽत्यति दक्षिणतोऽन्नवतीरन्नवतीर्दक्षिणतोऽत्ति अन्नवतीरित्यन्नावतीः दक्षिणतोऽत्यत्य दक्षिणतो दक्षिणतोऽत्यन्नमन्नमत्य दक्षिणतो दक्षिणतोऽत्यन्नम् अन्नमन्नमत्यत्यन्नमान्नमत्यत्यन्नमान्नमान्नमन्नमास्यास्यान्नमन्नमास्यास्यास्यान्नादोऽन्नादोऽस्यास्यान्नादः जायते जायते नादो स्यास्यान्नादो जायते नादो जायते जायते नादोऽन्नादो जायते यस्य यस्य जायते नादोऽन्नादो जायते यस्य नाद इत्यन्न अदः जायते यस्य यस्य जायते जायते यस्य प्रतिष्ठावतिः प्रतिष्ठावतिर्यस्य जायते जायते यस्य प्रतिष्ठावतिः यस्य प्रतिष्ठावतिः प्रतिष्ठावतिर्यस्य प्रतिष्ठावतिः पश्चात् पश्चात् प्रतिष्ठावतिर्यस्य प्रतिष्ठावतिः पश्चात्ष्ठावतिः पश्चात् पश्चात् प्रतिष्ठावतिः प्रतिष्ठावतिः पश्चात् प्रतिप्रतिपश्चात् प्रतिष्ठावतिः प्रतिष्ठावतिः पश्चात् प्रतिष्ठावतिरिति प्रतिष्ठा पश्चात् प्रतिप्रतिपश्चात् पश्चात् प्रत्येवैव प्रतिपश्चात् पश्चात् प्रत्येवैव प्रतिप्रत्येव तिष्ठति तिष्ठत्येव प्रतिप्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति यस्य यस्य तिष्ठत्येवैव तिष्ठति यस्य तिष्ठति यस्य यस्य तिष्ठति तिष्ठति यस्य ऊजस्वति रोजस्वतेर्यस्य तिष्ठति तिष्ठति यस्य ऊजस्वति ओजस्वतेरोजस्वतेर्यस्य यस्य ओजस्वतेरुत्तरत उत्तरत ओजस्वतेर्यस्य यस्य ओजस्वतेरुत्तरत ओजस्वतेरुत्तरत उत्तरत ओजस्वतेरोजस्वतेरुत्तरत ओजस्योजस्योत्तरत ओजस्वतेरोजस्वतेरुत्तरत ओजस्वी उत्तरत ओजस्योजस्योत्तरत उत्तरत ओजस्येवैव ओजस्योत्तरत उत्तरत ओजस्येव उत्तरत इत्योतोत्तरतः ओजस्येवैव ओजस्योजस्येव भवति भवत्येव ओजस्योजस्येव भवति एव भवति भवत्येवैव भवत्या भवत्येवैव भवत्या भवत्या भवति भवत्या स्यास्या भवति भवत्या स्यास्यौजस्योजस्यस्यास्यौजस्वीस्योजस्योजस्यस्यास्यौजस्वी जायते जायत ओजस्यस्यास्यौजस्वी जायते ओजस्वी जायते जायत ओजस्योजस्वी जायते पो जायत ओजस्योजस्वी जायतेऽर्कः जायतेऽर्कोऽर्को जायते जायतेऽर्को वैव अर्को जायते जायतेऽर्को वै अर्को वैव अर्कोऽर्को वा एष एष वा अर्कोऽर्को वा एषः एष एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निस्तस्य तस्याग्निर्यद्यदग्निस्तस्य अग्निस्तस्य तस्याग्निरग्निस्तस्यैतदेतत्तस्याग्निरग्निस्तस्यैतदेतत्तस्य तस्यैतदेवैवैतत्तस्य तस्यैतदेव एतदेवैवैतदेतदेव स्तोत्रग्स्तोत्रमेवैतदेतदेव स्तोत्रम् एव स्तोत्रग्स्तोत्रमेवैव स्तोत्रमेतदेतत् स्तोत्रमेवैव स्तोत्रमेतत् स्तोत्रमेतदेतत् स्तोत्रग्स्तोत्रमेतत् शस्त्रगौ शस्त्रमेतत् स्तोत्रग्स्तोत्रमेतच्छस्त्रम् एतच्छस्त्रगौ शस्त्रमेतदेतच्छस्त्रं यद्यच्छस्त्रमेतदेतच्छस्त्रं यत् शस्त्रं यद्यच्छस्त्रगौ शस्त्रं यदेशैषा यच्छस्त्रगौ शस्त्रं यदेशा यदेशैषा यद्यदेशा विधा विधैषा यद्यदेशा विधा एषा विधा विधैषैषा विधा विधीयते विधीयते विधैषैषा विधा विधीयते विधा विधीयते विधीयते विधा विधा विधीयतेऽर्के विधीयते विधा विधा विधीयतेऽर्के विधेति विधा विधीयतेऽर्के एर्के विधीयते विधीयतेऽर्क एवैवार्के विधीयते विधीयतेऽर्क एव विधीयत इति विधीयते कर्त एवैवार्के एक एव तत्तदेवार्के एक एव तद् एव तत्तदेवैव तदर्क्यमर्क्यम् तदेवैव तदर्क्यम् तदर्क्यमर्क्यम् दत्तदर्क्यमन्वन्वर्क्यम् दत्तदर्क्यमनु हर्क्यमन्वन्वर्क्यमर्क्यमनुविव्यन्वर्क्यमर्क्यमनुवीयन्वनुविधीयते धीयते व्यन्वनुविधीयते धीयते धीयते विविधीयतेत्यधीयते विविधीयतेत्ति धीयतेत्यधीयते धीयतेत्यन्नमन्नमत्यधीयते धीयतेत्यन्नम् अत्यन्नमन्नमत्यत्यन्नमान्नमत्यत्यन्नमान्नमान्नमन्नमास्यास्यान्नमन्नमा यस्यैषैषा विधीयते यो यो विधीयते विधा विधीयते यः विधेति विधीयते यो यो विधीयते विधीयते य उभयो विधीयते विधीयते य उ यत इति विधीयते य उभयो य उचचो यो य उचैनामेनाञ्चैनामेवमेवमेनाञ्चैनामेवमेनामेवमेवमेनामेनामेवम् वेद वेदैव मेनामेनामेवम् वेद एवम् वेद वेदैवमेवम् वेद सृष्टिर्वेदैवमेवम् वेद सृष्टिः वेद सृष्टिर्वेद वेद सृष्टिरुपोपसृष्टिर्वेद वेद उपधीयन्त एतायस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते विव्युपधीयन्त एता एता उपधीयन्ते उपधीयन्ते विव्युपधीयन्त उपधीयन्तेव्येवैव्युपधीयन्त उपधीयन्तेव्येव उपधीयन्त इत्युपाधीयन्ते एवैव विव्येवास्मास्मा एव विव्येवास्मै एवास्मास्मा एवैवास्मा उच्छत्युच्छत्यस्मा एवैवास्मा उच्छति अस्मा उच्छत्युच्छत्यस्मा अस्मा उच्छत्यथो अथो उच्छत्यस्मा अस्मा उच्छत्यथो उच्छत्यथो अथो उच्छत्युच्छत्यथो तमस्तमोऽथो उच्छत्युच्छत्यथो तमः अथो तमस्तमोऽथो अथो तम एवैव तमोऽथो अथो तम एव अथो इत्यथो तम एवैव तमस्तम एवा पापैव तमस्तम एवापापैवैवापहते हते पैवैवापहते अपहते हते पापहते हते अग्ने जातान् जातानग्नेऽग्ने जातान् प्रप्रजातानग्नेऽग्ने जातान् प्राजातान् प्रप्रजातान् जातान् प्रणुधनुदप्रजातान् जातान् प्रणुदानुदप्रणुदानो नोऽनुदप्रणुदानः दानो नोऽनुदनुदानः सपत्नान् सपत्नान् नोऽनुदनुदानः सपत्नान् सपत्नान् सपत्नान् नोऽनः सपत्नानिति सपत्नान् नोऽनः सपत्नानिति सपत्नानिति सपत्नान् सपत्नानिति पुरस्तात् पुरस्तादिति सपत्नान् सपत्नानिति पुरस्तात् पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुपस्तादुपोप पुरस्तात् पुरस्तादुपदधाति दधात्युप पुरस्तात् पुरस्तादुपदधाति दधात्युपोप दधाति जातान् जातान् दधात्युपोप दधाति जातान् जातान् जातान् दधाति जातानेवैव जातान् दधाति जातानेव जातानेवैव जातान् जातानेव भ्रातृव्यान् भ्रातृव्यानेव जातान् जातानेव भ्रातृव्यान् भ्रातृव्यान् भ्रातृव्यानेवैव भ्रातृव्यान् प्रप्रभ्रातृव्यानेवैव भ्रातृव्यान् भ्रातृव्यान् प्रप्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते नुदते प्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते नुदते प्रप्रणुदते सहसा सहसा नुदते प्रप्रणुदते सहसा नुदते सहसा सहसा नुदते नुदते सहसा जातान् जातान् सहसा नुदते नुदते सहसा जातान् सहसा जातान् जातान् सहसा सहसा जातानिति जातान् सहसा सहसा जातानिति जातानिति जातान् जातानिति पश्चात् पश्चादिति जातान् जातानिति पश्चात् पश्चादिति पश्चाच्च निश्रमाणान् च निश्रमाणान् पश्चादिति पश्चाच्च निश्रमाणाश्चाच्च निश्रमाणान् निश्रमाणान् पश्चात् पश्चाच्च निश्रमाणानेवैव निश्यमाणान् पश्चात् पश्चाच्च निश्यमाणानेव निश्यमाणानेवैव निश्यमाणान् च निश्यमाणानेव प्रतिप्रत्येव निश्यमाणान् च निश्यमाणानेव प्रति एव प्रतिप्रत्येवैव प्रतिनुदते नुदते प्रत्येवैव प्रतिनुदते नुदते नुदते प्रतिप्रतिनुदते चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशोऽनुदते प्रतिप्रतिनुदते चतुश्चत्वारि कोशः चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशोऽनुदते नुदते चतुश्चत्वारि कोशस्तामस्तामश्चतुश्चत्वारि कोशोऽनुदते नुदते चतुश्चत्वारि कोशस्तामः चतुश्चत्वारि कोशस्तोमस्तोमश्चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशस्तोम इति स्तोमश्चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशस्तोम इति चतुश्चत्वारि कोश इति चतुः चत्वारि कोशः स्तोम इति स्तोम स्तोम इति दक्षिणतो दक्षिणत इति स्तोम स्तोम इति दक्षिणतः दक्षिणतो दक्षिणत इति दक्षिणतो ब्रह्मवर्तसं ब्रह्मवर्तसं दक्षिणत इति दक्षिणतो ब्रह्मवर्तसं दक्षिणतो ब्रह्मवर्चसं ब्रह्मवर्चसं दक्षिणतो दक्षिणतो ब्रह्मवर्चसं वै वै ब्रह्मवर्चसं दक्षिणतो दक्षिणतो ब्रह्मवर्चसं वै ब्रह्मवर्चसं वै वै ब्रह्मवर्चसं ब्रह्मवर्चसं वै चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशो वै ब्रह्मवर्चसं ब्रह्मवर्चसं वै चतुश्चत्वारि कोशः ब्रह्मवर्चसमिति ब्रह्मवर्चसं वै चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशो वै वै चतुश्चत्वारि कोशो ब्रह्मवर्चसं ब्रह्मवर्चसं चतुश्चत्वारि कोशो वै वै चतुश्चत्वारि कोशो ब्रह्मवर्चसं चतुश्चत्वारि कोशो ब्रह्मवर्चसं ब्रह्मवर्चसं चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशो ब्रह्मवर्चसमेवैव ब्रह्मवर्चसं चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशो ब्रह्मवर्चसमेव चतुश्चत्वारि कोश इति चतुः चत्वारि कोशः ब्रह्मवर्चसमेवैव ब्रह्मवर्चसं ब्रह्मवर्चसमेव दक्षिणतो दक्षिणत एव ब्रह्मवर्चसं ब्रह्मवर्चसमेव दक्षिणतः ब्रह्मवर्चसमिति ब्रह्म एव दक्षिणतो दक्षिणत एवैव दक्षिणतो धत्ते धत्ते दक्षिणत एवैव दक्षिणतो धत्ते दक्षिणतो धत्ते धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते दक्षिणतो दक्षिणतो धत्ते तस्मात् तस्मात् धत्ते धत्ते तस्मात् दक्षिणो दक्षिणस्तस्मात् धत्ते धत्ते तस्मात् दक्षिणः तस्मात् दक्षिणो दक्षिणस्तस्मात् तस्मात् दक्षिणोर्धोर्धो दक्षिणस्तस्मात् तस्मात् दक्षिणोर्ध दक्षिणोर्धोर्धो दक्षिणो दक्षिणोर्धो ब्रह्मवर्चसि तरो ब्रह्मवर्चसि तरोर्धो दक्षिणो दक्षिणोर्धो ब्रह्मवर्चसि तरः ब्रह्मवर्चसि तरो ब्रह्मवर्चसि तरोर्धोर्धो ब्रह्मवर्चसि तर षोडश षोडशो ब्रह्मवर्चसि तरोर्धोर्धो ब्रह्मवर्चसि तर षोडशः ब्रह्मवर्चसि तर षोडश षोडशो ब्रह्मवर्चसि तरो ब्रह्मवर्चसि तर षोडश स्तोम स्तोम षोडशो ब्रह्मवर्चसि तरो ब्रह्मवर्चसि तर षोडश स्तोमः ब्रह्मवर्चसि तर इति ब्रह्मवर्चसि तरः षोडश स्तोम स्तोम षोडश षोडश स्तोम इति स्तोम षोडश षोडश स्तोम इति स्तोम इति स्तोम स्तोम इत्युत्तरत उत्तरत इति स्तोम स्तोम इत्युत्तरतः उत्तरत उत्तरत इत्युत्तरत ओज ओज उत्तरत इत्युत्तरत ओजः उत्तरत ओज ओज उत्तरत उत्तरत ओजो वै वा ओज उत्तरत उत्तरत ओजो वै उत्तरत इत्युत्तरतः ओजो वै वा ओज ओजो वै षोडश षोडशो वा ओज ओजो वै षोडशः षोडश षोडशो वै वै षोडश ओज ओज षोडशो वै वै षोडश ओजः षोडश ओज ओज षोडश षोडश ओज एवै वौज षोडश षोडश ओज एव ओज एवै वौज ओज एवोत्तरत उत्तरत एवौज ओज एवोत्तरतः एवोत्तरत उत्तरत एवैवोत्तरतो धत्ते दत्त उत्तरत एवैवोत्तरतो धत्ते धत्ते दत्त उत्तरत उत्तरतो धत्ते तस्मात् तस्मात् धत्त उत्तरत उत्तरतो धत्ते तस्मात् उत्तरत इत्युत्तरतः तस्मात् तस्मात् धत्ते धत्ते तस्मादुत्तरतोऽभिप्रयायी तस्मात् धत्ते धत्ते तस्मादुत्तरतोऽभिप्रयायी तस्मादुत्तरतोऽभिप्रयायी तस्मात् तस्मादुत्तरतोऽभिप्रयायी चेत्युत्तरतोऽभिप्रयायी तस्मात् तस्मादुत्तरतोऽभिप्रयायी चेति उत्तरतोऽभिप्रयायी चेति चेत्युत्तरतोऽभिप्रयायुत्तरतोऽभिप्रयायी चेति वज्रो वज्रो चेत्युत्तरतोऽभिप्रयायुत्तरतोऽभिप्रयायी चेति वज्रः ोऽभिप्रयायीत्युत्तरतः अभिप्रयायी वज्रो वज्रो जयति जयति वज्रो वै वै वज्रो जयति जयति वज्रो वै वज्रो वै वै वज्रो वज्रो वै चतुश्चत्वारिगुंशश्चतुश्चत्वारिगुंशो वै वज्रो वज्रो वै चतुश्चत्वारिगुंशः चतुश्चत्वारिगुंशश्चतुश्चत्वारिगुंशो वै वै चतुश्चत्वारिगुंशो वज्रो वज्रश्चतुश्चत्वारिगुंशो वै वै चतुश्चत्वारिगुंशो वज्रः चतुश्चत्वारिगुंशो वज्रो वज्रश्चतुश्चत्वारिगुंशश्चतुश्चत्वारिगुंशो वज्रश्चोडश षोडशो वज्रश्चतुश्चत्वारिगुंशश्चतुश्चत्वारिगुंशो वज्रश्षोडशः चतुश्चत्वारिगुंश इति चतुः चतुश्चत्वारिगुंशः वज्रश्षोडश षोडशो वज्रो वज्रश्षोडशो यद्यत् षोडशो वज्रो वज्रश्षोडशो यतो षोडशो यद्यत् षोडश षोडशो यदेते एते षोडश षोडशो यदेते यदेते एते यद्यदेते इष्टके इष्टके एते यद्यदेते इष्टके एते इष्टके इष्टके एते एते इष्टके उपदधात्युपदधाति इष्टके एते एते इष्टके उपदधाति एते इत्येते इष्टके उपदधात्युपदधाति इष्टके इष्टके उपदधाति जातान् जातानुपदधाति इष्टके इष्टके उपदधाति जातान् इष्टके इति इष्टके उपदधाति जातान् जातानुपदधात्युपदधाति जाताकश्च जातानुपदधात्युपदधाति जाताकश्च उपदधाति इत्युपदधाति जाताकश्च जातान् जाताकश्चैवैव च जातान् जाताकश्चैव चैवैव चैव दृश्यमाणाञ्जनिष्यमाणानेव चैव दृश्यमाणा जनिष्यमाणाञ्जनिष्यमाणानेवैव जनिष्यमाणागुश्च जनिष्यमाणानेवैव जनिष्यमाणागुश्च दृश्यमाणागुश्च जनिष्यमाणाञ्जनिष्यमा जनिष्यमाणागुश्च भ्रातृव्यान् भ्रातृव्यागुश्च जनिष्यमाणाञ्जनिष्यमाणागुश्च भ्रातृव्या भ्रातृव्यान् भ्रातृव्यागुश्च च भ्रातृव्यान् प्रणुद्य प्रणुद्य भ्रातृव्यागुश्च च भ्रातृव्यान् प्रणुद्या भ्रातृव्यान् प्रणुद्य प्रणुद्य भ्रातृव्यान् भ्रातृव्यान् प्रणुद्य वज्रम् वज्रम् प्रणुद्य भ्रातृव्यान् भ्रातृव्यान् प्रणुद्य वज्रम् प्रणुद्य वज्रम् वज्रम् प्रणुद्य प्रणुद्य वज्रमन्वनु वज्रम् प्रणुद्य प्रणुद्य वज्रमनु प्रणुद्येति प्राणुद्य वज्रमन्वनु वज्रम् वज्रमनु प्रप्राणु वज्रम् वज्रमनु प्राणमनु प्रहरति हरति प्राण्मनु प्रहरति हरति हरति प्रहरति स्तुत्यै स्तुत्यै हरति प्रहरति स्तुत्यै स्तुत्यै स्तुत्यै हरति हरति स्तुत्यै पुरीषवतीम् पुरीषवती स्तुत्यै हरति हरति स्तुत्यै पुरीषवती पुरीषवतीम् पुरीषवती स्तुत्यै स्तुत्यै पुरीषवतीम् मध्ये मध्ये पुरीषवती स्तुत्यै स्तुत्यै पुरीषवतीम् मध्ये पुरीषवतीम् मध्ये मध्ये पुरीषवतीम् पुरीषवतीम् मध्य उपोपमध्ये पुरीषवतीम् पुरीषवतीम् मध्य उपरीषवतीमिति पुरीषावती मध्य उपोपमध्ये मध्य उपदधाति दधात्युपमध्ये मध्य उपदधाति दधात्युपोपदधाति पुरीषम् पुरीषम् दधात्युपोपदधाति पुरीषम् दधाति पुरीषम् पुरीषम् दधाति पुरीषम् वै वै पुरीषम् दधाति पुरीषम् वै पुरीषम् वै वै पुरीषम् पुरीषम् वै मध्यम् मध्यम् वै पुरीषम् पुरीषम् वै मध्यम् वै मध्यम् मध्यम् वै वै मध्यमात्मन आत्मनो मध्यम् वै वै मध्यमात्मनः मध्यमात्मन आत्मनो मध्यम् मध्यमात्मनः सात्मानगोसात्मानमात्मनो मध्यम् मध्यमात्मनः सात्मानम् आत्मनस्सात्मानगोसात्मानमात्मन आत्मनस्सात्मानमेवैव सात्मानमात्मन आत्मनस्सात्मानमेव आत्मानमेवैव सात्मानगोसात्मानमेवाग्निमग्निमेव सात्मानगोसात्मानमेवाग्निम् सात्मानमिति सा आत्मानम् एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुते अग्निमग्निम् चिनुते सात्मा सात्मा चिनुते अग्निमग्निम् चिनुते सात्मा चिनुते सात्मा सात्मा चिनुते चिनुते सात्मा मुष्मिन्नमुष्मिन् सात्मा चिनुते चिनुते सात्मा मुष्मिन्नु सात्मानुष्मिन्नमुष्मिन् सात्मा सात्मामुष्मिन् लोके लोके मुष्मिन् सात्मा सात्मामुष्मिन् लोके सात्मे आत्मानमुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके भवति भवति लोके मुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः भवति यो यो भवति भवति य एवमेवं यो भवति भवति य एवम् य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदैता एता वेदैवमेवं वेदैता एता वेद वेदैता वैवा एता वेद वेदैता वै एता वैवा एता एता वा असपत्ना असपत्ना वा एता एता वा असपत्ना असपत्ना असपत्ना वैवा असपत्ना नाम नाम असपत्ना वैवा असपत्ना नाम असपत्ना नाम नाम असपत्ना असपत्ना नामेष्टका इष्टका नाम असपत्ना असपत्ना नामेष्टकाष्टका इष्टका नाम नामेष्टका यस्य यस्येष्टका नाम नामेष्टका यस्य अष्टका यस्य यस्येष्टका इष्टका यस्यैता एता यस्येष्टका इष्टका यस्यैता एता यस्य यस्यैता उपधीयन्त उपधीयन्त एता यस्य यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्तेन नोपधीयन्त एता एता उपधीयन्तेन उपधीयन्तेन नोपधीयन्त उपधीयन्तेनास्यास्य नोपधीयन्त उपधीयन्तेनास्य उपधीयन्त इत्युपधीयन्ते नास्यास्य न नास्य सपत्नः सपत्नोऽस्य न नास्य सपत्नः सपत्नः सपत्नोऽस्यास्य सपत्नो भवति भवति सपत्नोऽस्यास्य सपत्नो भवति सपत्नो भवति भवति सपत्नः सपत्नो भवति पशुः पशुर्भवति सपत्नः सपत्नो भवति पशुः भवति पशुः पशुर्भवति भवति पशुर्वै वै पशुर्भवति भवति पशुर्वै पशुर्वै वै पशुः पशुर्वा एष एष वै पशुः पशुर्वा एषः एष एष वै वा एष यद्यदेश वै वा एषयदेश एषयदग्निरग्निर्यदेश एषयदग्निः अग्निरग्निर्यद्यदग्निर्विराजो विराजोऽग्निर्यद्यदग्निर्विराजः अग्निर्विराजो विराजोऽग्निरग्निर्विराज उत्तमायामुत्तमायाम् विराजोऽग्निरग्निर्विराज उत्तमायाम् विराज उत्तमायामुत्तमायाम् विराजो विराज उत्तमायाम् विराजो विराज उत्तमायाञ्चित्याम् उपदधाति विराजम् विराजम् दधात्युपोपदधाति विराजम् दधाति विराजम् विराजम् दधाति विराजमेवैव विराजम् दधाति विराजमेव विराजमेवैव विराजम् विराजमेवोत्तमामुत्तमामेव विराजम् विराजमेवोत्तमा विराजमिति विराजम् एवोत्तमामुत्तमामेवैवोत्तमाम् पशुषु पशुषु उत्तमामेवैवोत्तमाम् पशुषु उत्तमाम् पशुषु पशुषु उत्तमामुत्तमाम् पशुषु दधाति पशुषु उत्तमामुत्तमाम् पशुषु दधाति उत्तमामित्युत्तमाशुषु दधाति पशुषु पशुषु दधाति तस्मात् दधाति पशुषु पशुषु दधाति तस्मात् पशुमान् पशुमान् तस्मात् पशुमानुत्तमामुत्तमाम् पशुमान् पशुमानुत्तमाम् वाचम् वाचमुत्तमाम् पशुमान् पशुमानुत्तमाम् वाचम् पशुमानिति वाचम् वाचमुत्तमामुत्तमाम् वाचम् वदति वदति वाचमुत्तमामुत्तमाम् वाचम् वदति वाचम् वदति वदति वाचम् वाचम् वदति दश दश दश दश वदति वाचम् वाचम् वदति दश दश वदति दश दश दश दश वदति वदति दश दशोपोप दश दश वदति वदति दश दशोप दश दशोपोप दश दश दश दशोप दधाति दधात्युप दश दश दश दशोप दधाति दश दशेति दश दश दधाति दधात्युपोप दधाति सवीर्यत्वाय सवीर्यत्वाय दधात्युपोप दधाति सवीर्यत्वाय दधाति सवीर्यत्वाय सवीर्यत्वाय दधाति दधाति सवीर्यत्वायाक्ष्णयाक्ष्णया सवीर्यत्वाय दधाति दधाति सवीर्यत्वायाक्ष्णयाक्ष्णया सवीर्यत्वाय सवीर्यत्वायाक्ष्णयोपोपाक्ष्णया सवीर्यत्वाय सवीर्यत्वायाक्ष्णयोपावीर्यत्वायेति सवीर्यात्मायाक्ष्णयोपोपाक्ष्णयाक्ष्णयोप दधाति दधात्युपाक्ष्णयाक्ष्णयोप दधाति यानि वै वै यानि प्रतिष्ठित्यै यानि वै वै यानि प्रहरन्ति हरन्ति प्राङ्गानि पशवः पशवोऽङ्गानि प्राङ्गानि प्रप्राङ्गान्यङ्गानि प्रहरन्ति हरन्ति प्राङ्गान्यङ्गानि प्रहरन्ति प्रहरन्ति हरन्ति प्रतिष्ठित्यै यानि यानि प्रतिष्ठित्यै प्रतिष्ठित्यै यानि वै वै यानि प्रतिष्ठित्यै प्रतिष्ठित्यै यानि वै प्रतिष्ठित्या इति प्रतिष्ठित्यै यानि वै वै यानि यानि वै सन्दागुंसि सन्दागुंसि वै यानि यानि वै सन्दागुंसि वैसन्दागुंसि वै वै सन्दागुंसि सन्दागुंसि वै वै सन्दागुंसि सुवर्ग्याणि स स्वर्ग्याणि छन्दागोऽसि छन्दागोऽसि स्वर्ग्याण्यासन्नो स्वर्ग्याण्यासन्नासन् स्वर्ग्याणि स्वर्ग्याण्यासन्तैस्तैरासन् स्वर्ग्याणि स्वर्ग्याण्यासन्तैः स्वर्ग्याणीति सुवाहाज्ञानीसन्तैस्तैरासन्नासन्तैर्देवादेवास्तैरासन्नासन्तैर्देवाः यजमान एवैव यजमानस्वर्गकौसुवर्गम् यजमानो यजमानस्वर्गम् लोकम् लोककौसुवर्गम् यजमानो यजमानस्वर्गम् लोकम् स्वर्गम् लोकम् लोककौसुवर्गकौसुवर्गम् लोकमेत्येति लोककौसुवर्गकौसुवर्गम् लोकमेति स्वर्गमिति सुवर्गम् लोकमेत्येति लोकम् लोकमेति यज्ञेन यज्ञेन इति लोकम् लोकमेति यज्ञेन यज्ञेन यज्ञेन इत्येति यज्ञेन वै वै यज्ञेन इत्येति यज्ञेन वै यज्ञेन वै वै यज्ञेन यज्ञेन वै प्रजापतिः प्रजापतिर्वै यज्ञेन यज्ञेन वै प्रजापतिः वै प्रजापतिः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजाः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता प्रजापतिरिति प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजा असृजतता असृजत प्रजाः प्रजा असृजतता प्रजासृजतास्ता असृजता सृजतता स्तोमभागैः स्तोमभागैस्ता असृजता सृजतता स्तोमभागैः स्तोमभागैः स्तोमभागैस्तास्ता स्तोमभागैरेवैव स्तोमभागैस्तास्ता स्तोमभागैरेव स्तोमभागैरेवैव स्तोमभागैः स्तोमभागैरेवासृजता सृजतैव स्तोमभागैः स्तोमभागैरेवासृजता स्तोमभागैरिति स्तोमभागैः एवासृजता सृजतैवैवासृजत यद्यत सृजतैवैवासृजत यत् यद्यत सृजता सृजत यत् स्तोमभागा स्तोमभागा यद सृजता सृजत यत् स्तोमभागा स्तोमभागा स्तोमभागा यद्यत् स्तोमभागा उपदधात् उपदधाति स्तोमभागा यद्यत् स्तोमभागा उपदधाति स्तोमभागा उपदधात्युपदधाति स्तोमभागा स्तोमभागा उपदधाति प्रजाः प्रजा उपदधाति स्तोमभागा स्तोमभागा उपदधाति प्रजा स्तोमभागा इति स्तोमभागाः उपदधाति प्रजाः प्रजा उपदधात्युपदधाति प्रजा एवैव प्रजा उपदधात्युपदधाति प्रजा एव दधातीत्युपदधाति एवैव प्रजाः प्रजा एव तत्तदेव प्रजाः प्रजा एव इति प्राजा तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः यजमानो यजमानस्तत्तद्यजमानसृजते सृजते यजमानस्तत्तद्यजमानसृजते यजमानसृजते सृजते यजमानो यजमानसृजते बृहस्पतिर्बृहस्पतिसृजते यजमानो यजमानसृजते बृहस्पतिः सृजते बृहस्पतिर्बृहस्पतिसृजते सृजते बृहस्पतिर्वै वै बृहस्पतिसृजते सृजते बृहस्पतिर्वै बृहस्पतिर्वै वै बृहस्पतिर्बृहस्पतिर्वा एतदेतद्वै बृहस्पतिर्बृहस्पतिर्वा एतत् एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य तेजस्तेजो यज्ञस्यैतदेतद्यज्ञस्य तेजः यज्ञस्य तेजस्तेजो यज्ञस्य यज्ञस्य तेजस्सगोसन्तेजो यज्ञस्य यज्ञस्य तेजस्सम् तेजस्सगोसन्तेजस्तेजस्समभरदभरत्सन्तेजस्तेजस्समभरत् समभरदभरत्सगो समभरद्यद्यत भरत्सगो समभरद्यत् भरद्यद्यत भरदभरद्यत् स्तोमभागा स्तोमभागा यद भरदभरद्यत् स्तोमभागाः स्तोमभागा स्तोमभागा यद्यत् स्तोमभागा यद्यत् स्तोमभागा यद्यत् स्तोमभागा यत् स्तोमभागा यद्यत् स्तोमभागा स्तोमभागा यत् स्तोमभागा स्तोमभागा यत् स्तोमभागा स्तोमभागा यत् स्तोमभागाः स्तोमभागा इति स्तोमभागाः स्तोमभागा स्तोमभागा यद्यत् स्तोमभागा उपदधात्युपदधाति स्तोमभागा यद्यत् स्तोमभागा उपदधाति स्तोमभागा उपदधात्युपदधाति स्तोमभागा स्तोमभागा उपदधाति सतेजसगुं सतेजसमुपदधाति स्तोमभागा स्तोमभागा उपदधाति सतेजसं स्तोमभागा इति स्तोमभागाः उपदधाति सतेजसगुं सतेजसमुपदधात्युपदधाति सतेजसमेवैव सतेजसमुपदधात्युपदधाति सतेजसमेव दधातीत्युपदधाति सतेजसमेवैव सतेजसगुं सतेजसमेवाग्निमग्निमेव सतेजसगुं सतेजसमेवाग्निम् सतेजसमिति सा तेजसम् एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुते अग्निमग्निम् चिनुते बृहस्पतिर्बृहस्पतिश्चिनुतेऽग्निमग्निम् चिनुते बृहस्पतिः चिनुते बृहस्पतिर्बृहस्पतिश्चिनुते जनुते बृहस्पतिर्वै वै बृहस्पतिश्चिनुते जनुते बृहस्पतिर्वै बृहस्पतिर्वै वै बृहस्पतिर्बृहस्पतिर्वा एतामेतां वै बृहस्पतिर्बृहस्पतिर्वा एतामेतां वै वा एतां यज्ञस्य यज्ञस्यैतां वै वा एतां यज्ञस्य एतां यज्ञस्य यज्ञस्यैतामेतां यज्ञस्य प्रतिष्ठां प्रतिष्ठां यज्ञस्यैतामेतां यज्ञस्य यज्ञस्य प्रतिष्ठां प्रतिष्ठां यज्ञस्य यज्ञस्य प्रतिष्ठामपश्यदपश्यत् प्रतिष्ठां यज्ञस्य यज्ञस्य प्रतिष्ठामपश्यत् प्रतिष्ठामपश्यदपश्यत् प्रतिष्ठां प्रतिष्ठामपश्यद् यद्यदपश्यत् प्रतिष्ठां प्रतिष्ठामपश्यद्यत् प्रतिष्ठामिति प्रतिष्ठाद्यदपश्यदपश्यद्यत् स्तोमभागा स्तोमभागा यदपश्यदपश्यद्यत् स्तोमभागा स्तोमभागा स्तोमभागा यद्यत् स्तोमभागा यद्यत् स्तोमभागायद्यत् स्तोमभागायत् स्तोमभागायद्यत् स्तोमभागा स्तोमभागायत् स्तोमभागा स्तोमभागायत् स्तोमभागा स्तोमभागायत् स्तोमभागा स्तोमभागा इति स्तोमभागा स्तोमभागायद्यत् स्तोमभागा उपदधात्युपदधाति स्तोमभागायद्यत् स्तोमभागा उपदधाति स्तोमभागा उपदधात्युपदधाति स्तोमभागा स्तोमभागा उपदधाति यज्ञस्य यज्ञस्योपदधाति स्तोमभागा स्तोमभागा उपदधाति यज्ञस्य स्तोमभागा इति स्तोमभागादधाति यज्ञस्य यज्ञस्योपदधात्युपदधाति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञस्योपदधात्युपदधाति यज्ञस्य प्रतिष्ठित्यै उपदधातीत्युपदधाति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञस्य यज्ञस्य प्रतिष्ठित्यै सप्त सप्त सप्त सप्त प्रतिष्ठित्यै यज्ञस्य यज्ञस्य प्रतिष्ठित्यै सप्त सप्त प्रतिष्ठित्यै सप्त सप्त सप्त सप्त प्रतिष्ठित्यै प्रतिष्ठित्यै सप्त सप्तोपोप सप्त सप्त प्रतिष्ठित्यै प्रतिष्ठित्यै सप्त सप्तोप प्रतिष्ठित्या इति प्रतिष्ठित्यै सप्त सप्तोपोप सप्त सप्त सप्त सप्तोपदधाति दधात्युप सप्त सप्त सप्त सप्तोपदधाति सप्त सप्तेति सप्त सप्त दधाति दधात्युपोपदधाति सवीर्यत्वाय सवीर्यत्वाय दधात्युपोपदधाति सवीर्यत्वाय दधाति सवीर्यत्वाय सवीर्यत्वाय दधाति दधाति सवीर्यत्वाय तिस्रस्तिस्रस्त वीर्यत्वाय दधाति दधाति सवीर्यत्वाय तिस्रः वीर्यत्वाय तिस्रस्तिस्रस्त वीर्यत्वाय सवीर्यत्वाय तिस्रो मध्ये मध्ये तिस्रस्त वीर्यत्वाय सवीर्यत्वाय तिस्रो मध्ये सवीर्यत्वायेति सवीर्याय तिस्रो मध्ये मध्ये तिस्रस्तिस्रो मध्ये प्रतिष्ठित्यै प्रतिष्ठित्यै मध्ये तिस्रस्तिस्रो मध्ये प्रतिष्ठित्यै मध्ये प्रतिष्ठित्यै प्रतिष्ठित्यै मध्ये मध्ये प्रतिष्ठित्यै प्रतिष्ठित्यायि प्रतिष्ठित्यै रश्मिरिति रश्मिरश्मिरित्येवैवेति रश्मिरश्मिरित्येवादित्यमादित्यमेवेदीत्येवादित्यम् एवादित्यमादित्यमेवैवादित्यमसृजता सृजतादित्यमेवैवादित्यमसृजतासृजतादित्यमादित्यमसृजत प्रेतिःप्रेतिरसृजतादित्यमादित्यमसृजत प्रेतिरसृजतादित्यमादित्यमसृजत प्रेतिः असृजत प्रेतिःप्रेतिरसृजतासृजत प्रेतिरिति धर्मम् धर्ममिति प्रेतिःप्रेतिरिति धर्मम् प्रेतिरिति प्रा इति धर्मम् धर्ममिति धर्ममन्वितिरन्वितिर्धर्ममिति धर्ममन्वितिः धर्ममन्वितिरन्वितिर्धर्मम् धर्ममन्वितिरितीत्यन्वितिर्धर्मम् धर्ममन्वितिरिति अन्वितिरन्वितिरिति दिवम् दिवमित्यन्वितिरन्वितिरिति दिवम् अन्वितिरित्यनो इति दिवम् दिवमिति दिवगो सन्धिः सन्ध्यर्दिवमिति दिवगो सन्धिः दिवगो सन्धिः सन्ध्यर्दिवम् दिवगो सन्धिरिति सन्ध्यर्दिवम् दिवगो सन्धिरिति सन्धिरिति सन्धिः सन्धिरित्यन्तरिक्षमन्तरिक्षमिति सन्धिः सन्धिरित्यन्तरिक्षम् सन्धिरिति सन्धिरिक्षमन्तरिक्षमिदीत्यन्तरिक्षम् प्रतिधिः प्रतिधिरन्तरिक्षमिदीत्यन्तरिक्षम् प्रतिधिः अन्तरिक्षम् प्रतिधिः प्रतिधिरन्तरिक्षमन्तरिक्षम् प्रतिधिरिदेति प्रतिधिरन्तरिक्षमन्तरिक्षम् प्रतिधिरिदेति प्रतिधिः प्रतिधिरिति पृथिवीम् पृथिवीमिति प्रतिधिः प्रतिधिरिति पृथिवी प्रतिधिरिति प्रतिधिः पृथिवीमिति पृथिवीम् विष्टम्भो विष्टम्भः पृथिवीमिति पृथिवीम् विष्टम्भः पृथिवीम् विष्टम्भो विष्टम्भः पृथिवीम् पृथिवीम् विष्टम्भ इति विष्टम्भ पृथिवीम् पृथिवीम् विष्टम्भ इति विष्टम्भ इति विष्टम्भो विष्टम्भ इति वृष्टिम् वृष्टिमिति विष्टम्भो विष्टम्भ इति वृष्टिम् विष्टम्भ इति विष्टम्भ वृष्टिम् वृष्टिमिति वृष्टिम् प्रभा प्रभा वृष्टिमिति वृष्टिम् प्रभा प्रभा प्रभा वृष्टिम् वृष्टिम् प्रवेदीति प्रभा वृष्टिम् वृष्टिम् प्रवेदि प्रवेदीति प्रभा प्रवेत्य हर हरिति प्रभा प्रवेत्यः प्रवेदि प्रभा हरदीत्यहरनुवानुवा हरितीत्यहरनुवाहरनुवानुवा हर हरनुवेदीत्यनुवा हर हरनुवेति अनुवेदीत्यनुवानुवेति रात्रिगुं रात्रिमित्यनुवानुवेति रात्रिम् अनुवेद्यनुवा रात्रिगुं रात्रिमिति रात्रिमुषिकुषिग्रात्रिमिति रात्रिमुषिगु रात्रिमुषिकुषिग्रात्रिगुं रात्रिमुषिगितीत्युषिग्रात्रिगुं रात्रिमुषिगिति शिगितीत्युषिकुषिगि दिवसो नवसोनित्युषिकुषिगि दिवसो वसोनिति दिवसोऽन् प्रकेतः प्रकेतो वसोनिति दिवसोऽन् प्रकेतः प्रकेतः प्रकेतो वसून् वसून् प्रकेत इति प्रकेतो वसून् वसून् प्रकेत इति प्रकेत इति प्रकेतः प्रकेत इति रुद्रान् रुद्रानिति प्रकेतः प्रकेत इति रुद्रात इति प्राकेतः रुद्रान् रुद्रानिति रुद्रान् सुदीति सुदीति रुद्रानिति रुद्रान् सुदीति सुदीति सुदीति रुद्रान् रुद्रान् सुदीतिरिति सुदीति रुद्रान् रुद्रान् सुदीतिरिति सुदीतिरिति सुदीति सुदीतिरित्यादित्यानादित्यानिति सुदीति सुदीतिरित्यादित्यादिति सुदीतिः आदित्यानादित्यानिदित्यादित्यानोज ओज आदित्यानिदित्यादित्यानोजः आदित्यानोज ओज आदित्यानादित्यानोज इतीत्योज आदित्यानादित्यानोज इति ओज इतीत्योज ओज इति पित्रोन् पित्रोनित्योज ओज इति पित्रोन् पित्रोनिदेति पित्रोगुस्तन्तुस्तन्तुः पित्रोनिदेति पित्रोगुस्तन्तुः पित्रोगुस्तन्तुस्तन्तुः पित्रोन् पित्रोगुस्तन्तुरिति तन्तः पित्रोन् पित्रोगुस्तन्तुरिति तन्तस्तन्तुरिति प्रजाः प्रजा इति तन्तस्तन्तुरिति प्रजाः प्रजाः प्रजा इति प्रजाः पृतनाशाट् पृतनाशाट् प्रजा इति प्रजाः पृतनाशाट् प्रजाः पृतनाशाट् पृतनाशाट् प्रजाः प्रजाः पृतनाशाट् इति पृतनाशाट् प्रजाः प्रजाः पृतनाशाट् इति प्रजा इति प्रजानाशाट् इति पृतनाशाट् पृतनाशाट् इति पशून् पशूनिति पृतनाशाट् पृतनाशाट् इति पशून् पशून् पशूनिति पशून् रेवत् रेवत् पशूनिति पशून् रेवत् पशून् रेवत् रेवत् पशून् पशून् रेवदिति रेवत् पशून् पशून् रेवदिति रेवदिति रेवत् रेवदिच्चोषधीरोषधीरिति रेवत् रेवदिच्चोषधीरोषधीरिदित्योषधीरभिजिदभिजिदोषधीरिदित्योषधीरभिजित् ोषधीरोषधीरभिजिदस्य भिजिदोषधीरोषधीरभिजिदसि भिजिदस्य भिजिदभिजसियुक्तग्रावा युक्तग्रावास्य भिजिदभिजदयुक्तग्रावाजिदित्यभिजिदयुक्तग्रावा युक्तग्रावास्य युक्तग्रावेन्द्रायेन्द्राय युक्तग्रावास्य युक्तग्रावेन्द्राय युक्तग्रावेन्द्राजेन्द्राय युक्तग्रावा युक्तग्रावेन्द्राय त्वात्वेन्द्राय युक्तग्रावा युक्तग्रावेन्द्राय त्वाग्रावेति युक्ताग्रावान्द्रायत्वात्वेन्द्राजेन्द्राय त्वेन्द्रमिन्द्रन्तेन्द्राजेन्द्रायत्वेन्द्रम् त्वेन्द्रमिन्द्रम् त्वात्वेन्द्रम् जिन्व जिन्वेन्द्रम् त्वात्वेन्द्रम् जिन्वान्द्रम् जिन्व जिन्वेन्द्रमिन्द्रम् जिन्वेदीति जिन्वेन्द्रमिन्द्रम् जिन्वेति जिन्वेदीति जिन्व जिन्वेत्येवैवेति जिन्व जिन्वेत्येवैवेदीत्येव दक्षिणतो दक्षिणत एवेदीत्येव दक्षिणतः दक्षिणतो दक्षिणत एवैव दक्षिणतो वज्रम् वज्रम् दक्षिणत एवैव दक्षिणतो वज्रम् दक्षिणतो वज्रम् वज्रम् दक्षिणतो दक्षिणतो वज्रम् परि परि वज्रम् दक्षिणतो दक्षिणतो वज्रम् परि वज्रम् परि परि वज्रम् वज्रम् पर्यौहदो हत्परि वज्रम् वज्रम् पर्यौहद पर्यौहदो हत्परि पर्यौहदभिजित्याभिजित्या औहत्परि पर्यौहदभिजित्यै औहदभिजित्या अभिजित्या औहदोहदभिजित्येतास्ता अभिजित्या औहदोहदभिजित्येताः अभिजित्येतास्ता अभिजित्या अभिजित्येताः प्रजाः प्रजास्ता अभिजित्या अभिजित्येताः प्रजा इत्यभिजित्यै प्रजाः प्रजास्तास्ता ताः प्रजा अपप्राणा अपप्राणाः प्रजास्तास्ताः प्रजा अपप्राणा अपप्राणा अपप्राणाः प्रजाः प्रजा अपप्राणा असृजता असृजता अपप्राणाः प्रजाः प्रजा अपप्राणा असृजता प्रजा इति प्राणा असृजता असृजता अपप्राणा अपप्राणा असृजतता सुदासृजता अपप्राणा अपप्राणा असृजतता सु अपप्राणा इत्यपप्राणाः असृजतता सुदासृजता सृजतता स्वधिपतिरधिपतिस्तास्वसृजता सृजतता स्वधिपतिः ीत्येव प्राणम् प्राणमेवेदीत्येव प्राणम् एव प्राणम् प्राणमेवैव प्राणमदधादधात् प्राणमेवैव प्राणमदधात् प्राणमदधादधात् प्राणम् प्राणमदधाद्यन्तायन्ता दधात् प्राणम् प्राणमदधाद्यन्ता प्राणमिति प्रा अनम् दधात्यन्तायन्ता दधादधाद्यन्तेतीति यन्ता दधादधाद्यन्तेति यन्तेतीति यन्तायन्तेत्यपानमपानमिति यन्तायन्तेत्यपानम् इत्यपानमपानमितीत्यपानगो सगो सर्पः सगो सर्पोपानमितीत्यपानगो सगो सर्पः पानगो सगो सर्पः सगो सर्पोपानमपानगो सगो सर्प इति सगो सर्पोपानमपानगो सगो सर्प इति पानमित्यपानगो सर्प इति सगो सर्पः सगो सर्प इति चक्षुश्चक्षुरिति सगो सर्पः सगो सर्प इति चक्षुः सगो सर्प इति सं सर्पः चक्षुश्चक्षुरिति चक्षुर्वयोधावयोधाश्चक्षुरिति चक्षुर्वयोधा वयोधावयोधाश्चक्षुश्चक्षुर्वयोधा इति वयोधाश्चक्षुश्चक्षुर्वयोधा इति वयोधा इति वयोधा इति श्रोत्रग्श्रोत्रमिति वयोधा इति वयः श्रोत्रग्श्रोत्रमिति श्रोत्रन्तास्ता श्रोत्रमिति श्रोत्रन्तास्ता श्रोत्रग्श्रोत्रन्ताः प्रजाः प्रजास्ता श्रोत्र श्रोत्रन्ताः प्रजास्तास्ताः प्रजाः प्राणतीः प्राणतीः प्रजास्तास्ताः प्रजाः प्राणतीः प्रजाः प्राणतीः प्राणतीः प्रजाः प्रजाः प्राणतीरपानतीरपानतीः प्राणतीः प्रजाः प्रजाः प्राणतीरपानती प्रजा इति प्राणतीरपानतीरपानतीः प्राणतीः प्राणतीरपानतीः पश्यन्तीः पश्यन्तीरपानतीः प्राणतीः प्राणतीरपानतीः पश्यन्ति प्राणतीरिति प्रा अनतीः पानतेः पश्यन्तेः पश्यन्तेरपानतीरपानतेः पश्यन्ते शृण्वते शृण्वतेः पश्यन्तेरपानतीरपानतेः पश्यन्ते शृण्वते अपानतीरित्यपा अनतीः पश्यन्ते शृण्वते शृण्वतेः पश्यन्तेः पश्यन्ते शृण्वतेर्नन शृण्वतेः पश्यन्ते पश्यन्ते शृण्वतेर्न शृण्वतेर्नन शृण्वते शृण्वतेर्न मिथुने मिथुनेन शृण्वते शृण्वतेर्न मिथुने मिथुने मिथुनेन न मिथुने अभवन्नभवन् मिथुनेन न मिथुने अभवन् मिथुने अभवन्नभवन् मिथुने मिथुने अभवन्तासुतास्वभवन् मिथुने मिथुने अभवन्तासु भवन्तासुतास्वभवन्नभवन्तासु त्रिवृत्रिवृत्तास्वभवन्नभवन्तासु त्रिवृतो तासु त्रिवृत्रिवृत्तासु तासु त्रिवृतस्य सित्यवृत्तासु तासु त्रिवृतसि त्रिवृतस्य चित्रवृत्रिवृधसीतीत्यस्य त्रिवृत्रिवृधसीति त्रिवृदित्यस्य सीत्येवैवेत्यस्य सीत्येव ैवेदीत्येव मिथुनम् मिथुनमेवेदीत्येव मिथुनम् एव मिथुनम् मिथुनमेवैव मिथुनमदधादधान्मिथुनमेवैव मिथुनमदधामदधादधान्मिथुनम् मिथुनमदधात्तास्ता अदधान्मिथुनम् मिथुनमदधात्ताः दात्तास्ता अदधादधात्ताः प्रजाः प्रजास्ता अदधादधात्ताः प्रजाः प्रजाः प्रजास्तास्ताः प्रजा मिथुने मिथुने प्रजास्तास्ताः प्रजा मिथुने मिथुने मिथुने प्रजाः प्रजा मिथुने भवन्तेर्मिथुने प्रजाः प्रजा मिथुने भवन्ति प्रजा इति प्राजाः भवन्ते भवन्तेर्मिथुनी मिथुनी भवन्तेर्नन भवन्तेर्मिथुनी मिथुनी भवन्तेर्न भवन्तेर्नन भवन्तेर्भवन्तेर्न प्रप्रण भवन्तेर्भवन्तेर्न प्रणन प्राजायन्ता जायन्त प्रणन प्राजायन्ता जायन्ता जायन्त प्रप्राजायन्ततास्ता अजायन्त प्रप्राजायन्तताः जायन्ततास्ता अजायन्ता जायन्तता सगोरोहस्ता अजायन्ता जायन्तता सगोरोहः इति संरोहः निरोहो निरोहो अस्य निरोहो अस्य निरोहो अस्य निरोहसि निरोहो अस्य निरोहो निरोहसि दीत्यसि निरोहो निरोहसीति निरोह इति निरोहः सीदीत्यस्य सीत्येवैवेद्यस्य सीत्येव वैवेदीत्येव प्रप्रैवेदीत्येव प्रैवैव प्राजनयरजनयत्प्रैवैव प्राजनयत् राजनयरजनयत्प्रप्राजनयत्तास्ताजनयत्प्रप्राजनयत्ताजनयत्तास्ता अजनयरजनयत्ताः प्रजाः प्रजास्ता अजनयरजनयत्ताः प्रजाः प्रजाः प्रजास्तास्ताः प्रजाः प्रजाताः प्रजाताः प्रजास्तास्ताः प्रजाः प्रजाताः प्रजाः प्रजाताः प्रजाताः प्रजाः प्रजाः प्रजातानन प्रजाताः प्रजाः प्रजाः प्रजाताना प्रजा इति प्राजा प्रजातानन प्रजाताः प्रजातान प्रतिप्रतिन प्रजाताः प्रजातान प्रति प्रजाता इति प्राजाताः प्रतिप्रतिनन प्रत्यतिष्ठन् तिष्ठन् प्रतिनन प्रत्यतिष्ठन् तिष्ठन् तिष्ठन् प्रति प्रत्यतिष्ठन्तास्ता अतिष्ठन् प्रति प्रत्यतिष्ठन्तास्ता अतिष्ठन् तिष्ठन्ता वसुको वसुकस्ता अतिष्ठन् तिष्ठन्ता वसुकः वसुको वसुकस्तास्ता वसुकोऽस्य वसुकस्तास्ता वसुकोऽसि वसुकोऽस्य वसुको वसुको जिवेशश्रिर्वेशश्रिरसुवसुको वसुको जिवेशश्रिः जिवेशश्रिर्वेशश्रिरस्य जिवेशश्रिरस्य जिवेशश्रिरस्य जिवेशश्रिरसि वेशश्रिरस्य जिवेशश्रिर्वेशश्रिरसि वस्यष्टिर्वस्यष्टिरसि वेशश्रिर्वेशश्रिरसि वस्यष्टिः वेशश्रिरिति वेशश्रिः वस्यष्टिर्वस्यष्टिरस्य वस्यष्टिरस्य वस्यष्टिरस्य वस्यष्टिरसि वस्यष्टिरस्य वस्यष्टिर्वस्यष्टिरसीदीत्यसि वस्यष्टिर्वस्यष्टिरसीति असीदीत्यस्य सीत्येवैवेद्यस्य सीत्येव वैवेदीत्येवैश्वे श्वेश्वे वेदीत्येवैश्रो एवैश्वे श्वे वै वैषु लोकेषु लोकेष्वेश्वे वै वैषु लोकेषु एषु लोकेषु लोकेष्वेष्वेषु लोकेषु प्रतिप्रतिलोकेष्वेष्वेषु लोकेषु प्रति लोकेषु प्रतिप्रतिलोकेषु लोकेषु प्रत्यस्थापयत् स्थापयत् प्रतिलोकेषु लोकेषु प्रत्यस्थापयत् स्थापयत् स्थापयत् प्रतिप्रत्यस्थापयद्यद्यदस्थापयत् प्रतिप्रत्यस्थापयद्यत् स्थापयद्यद्यदस्थापयद् स्थापयद्यदाहाः यदस्थापयद् स्थापयद्यदाः यद्यदाः वसुको वसुक आह यद्यदाः वसुकः आह वसुको वसुक आहाः वसुकोऽस्यसि वसुक आहाः वसुकोऽसि वसुकोऽस्यसि वसुको वसुकोऽसि वेशश्रिर्वेशश्रिरसि वसुको वसुकोऽसि वेशश्रिः वेशश्रिर्वेशश्रिरस्यसि वेशश्रिरस्यसि वेशश्रिरस्यसि वेशश्रिरसि वेशश्रिरस्य वेशश्रिर्वेशश्रिरसि स्यष्टिरस्य दिवस्यष्टिरस्यष्टिरस्य वस्यष्टिरसीदीत्यसिवस्यष्टिर्वस्यष्टिरसीति असीदीत्यस्य सीति प्रजाः प्रजा इत्यस्य सीति प्रजा प्रजाः प्रजा इतीति प्रजा एवैव प्रजा इतीति प्रजा एव प्रजा एवैव प्रजाः प्रजा एव प्रजाताः प्रजाता एव प्रजाः प्रजा एव प्रजाता प्रजा इति प्राजाः एव प्रजाताः प्रजाता एवैव प्रजाता एष्वेषु प्रजाता एवैव प्रजाता एषु प्रजाता एष्वेषु प्रजाताः प्रजाता एष्वेषु प्रजाताः प्रजाता एषु लोकेषु प्रजाता इति प्राजाताः एषु लोकेषु लोकेष्वेष्वेषु लोकेषु प्रतिप्रतिलोकेष्वेष्वेषु लोकेषु प्रति लोकेषु प्रतिप्रतिलोकेषु लोकेषु प्रतिष्ठापयति स्थापयति प्रतिलोकेषु लोकेषु प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रतिप्रतिष्ठापयति सात्मा सात्मा स्थापयति प्रतिप्रतिष्ठापयति सात्मा स्थापयति सात्मा सात्मा स्थापयति स्थापयति सात्मान्तरिक्षमन्तरिक्षकं सात्मा स्थापयति स्थापयति सात्मान्तरिक्षम् सात्मान्तरिक्षमन्तरिक्षकं सात्मा सात्मान्तरिक्षकं रोहति रोहत्यन्तरिक्षकं सात्मा सात्मान्तरिक्षकं रोहति सात्मेति सा आत्मान्तरिक्षकं रोहति रोहत्यन्तरिक्षमन्तरिक्षकं रोहति सप्राणः सप्राणो रोहत्यन्तरिक्षमन्तरिक्षकं रोहति सप्राणः रोहति सप्राणः सप्राणो रोहति रोहति सप्राणोऽमुष्मिन्नमुष्मिन् सप्राणो रोहति रोहति सप्राणोऽमुष्मिन्नमुष्मिन् सप्राणः सप्राणोऽमुष्मिन् लोके लोकेऽमुष्मिन् सप्राणः सप्राणोऽमुष्मिन् लोके सप्राण इति सा प्राणः अमुष्मिन् लोके लोकेऽमुष्मिन्नमुष्मिन् लोके प्रति प्रतिलोकेऽमुष्मिन्नमुष्मिन् लोके प्रति लोके प्रति प्रतिलोके लोके प्रतिष्ठति तिष्ठति प्रतिलोके लोके प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठत्यं व्यर्थको व्यर्थकस्तिष्ठति प्रति प्रतिष्ठत्यं व्यर्थुकः व्यर्थको व्यर्थकस्तिष्ठति तिष्ठत्यव्यर्थुक प्राणापानाभ्याम् प्राणापानाभ्यामव्यर्थकस्तिष्ठति तिष्ठत्यव्यर्थुक प्राणापानाभ्या प्राणापानाभ्याम् प्राणापानाभ्यामं व्यर्थको व्यर्थकः प्राणापानाभ्याम् भवति भवति प्राणापानाभ्यामं व्यर्थको व्यर्थकः प्राणापानाभ्याम् भवति व्यर्थुक इत्यवि अर्थुकः प्राणापानाभ्याम् भवति भवति प्राणापानाभ्याम् प्राणापानाभ्याम् भवति यो यो भवति प्राणापानाभ्याम् प्राणापानाभ्याम् भवति यः प्राणापानाभ्यामिति प्राणापानाभ्यामिति यो यो भवति भवति य एवमेवञ्यो भवति भवति य एवम् एवमेवञ्यो य एवं वेद वेदैवञ्यो य एवं वेद एवं वेद वेदैवमेवं वेद वेदेति वेद